घन्ति वै वै घन्ति घन्ति वा एतदेतद्वै घन्ति घन्ति वा एतद् वा एतदेतद्वै वा एतत् सोमगो सोममेतद्वै वा एतत् सोमम् एतत् सोमगो सोममेतदेतत् सोमय्यद्यत् सोममेतदेतत् सोमय्यत् सोमय्यद्यत् सोमगो सोमय्यतभिषण्वन्त्यभिषण्वन्ति यत् सोमगो सोमय्यतभिषण्वन्ति यदभिषण्वन्त्यभिषण्वन्ति यद्यदभिषण्वन्ति यद्यदभिषण्वन्ति यद्यदभिषण्वन्ति यत् अभिषण्वन्ति यद्यदभिषण्वन्त्यभिषण्वन्ति यत् सौम्यः सौम्यो यदभिषण्वन्त्यभिषण्वन्ति यत् सौम्यः अभिषण्वन्त्येत्यभिसुन्वन्ति यत् सौम्यः सौम्यो यद्यत् सौम्यो भवति भवति सौम्यो यद्यत् सौम्यो भवति सौम्यो भवति भवति सौम्यः सौम्यो भवति यथा यथा भवति सौम्यः सौम्यो भवति यथा भवति यथा यथा भवति भवति यथा मृताय मृताय यथा भवति भवति यथा मृताय यथा मृताय मृताय यथा यथा मृतायानुस्तरणीमनुस्तरणीम् मृताय यथा यथा मृतायानुस्तरणीम् मृतायानुस्तरणीमनुस्तरणीम् मृताय मृतायानुस्तरणीम् घन्ति घन्त्यनुस्तरणीम् मृताय मृतायानुस्तरणीम् घन्ति अनुस्तरणीम् घन्ति घन्त्यनुस्तरणीमनुस्तरणीम् घन्ति तादृक् तादृग्घन्त्यनुस्तरणीमनुस्तरणीम् घन्ति तादृग् अनुस्तरणीमित्यनुस्तरणीम् घन्ति तादृक् तादृग्घन्ति घन्ति तादृगेवैव तादृग्घन्ति घन्ति तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तद्यद्यत्तदेवैव तद्यत् तद्यद्यत्तत्तद्यदुत्तरार्ध उत्तरार्धे यत्तत्तद्यदुत्तरार्धे यदुत्तरार्ध उत्तरार्धे यद्यदुत्तरार्धे वा भवोत्तरार्धे यद्यदुत्तरार्धे वा उत्तरार्धे वा भवोत्तरार्ध उत्तरार्धे वा मध्ये मध्ये भवोत्तरार्ध उत्तरार्धे वा मध्ये उत्तरार्ध इत्युत्तरा अर्धे वा मध्ये मध्ये वा वामध्ये वा वामध्ये वा वामध्ये वा मध्ये वा वामध्ये मध्ये वा जुहुयाज्जुहुयात् वा मध्ये मध्ये वा जुहुयात् वाजुहुयाज्जुहुयात् वा वाजुहुयाद्देवताभ्यो देवताभ्यो जुहुयात्वा वाजुहुयाद्देवताभ्यः जुहुयाद्देवताभ्यो देवताभ्यो जुहुयाद्देवताभ्यः समदनो समदम् देवताभ्यो जुहुयाज्जुहुयाद्देवताभ्यः समदम् देवताभ्यः समदगो समदम् देवताभ्यो देवताभ्यः समदम् दध्यात् दध्यात् समदम् देवताभ्यो देवताभ्यः समदम् दध्यात् समदम् दध्यात् दध्यात् समदगो समदम् दध्यात् दक्षिणार्थे दक्षिणार्थे दध्यात् समदगो समदम् दध्यात् दक्षिणार्थे समदमिति सामदम् दध्यात् दक्षिणार्थे दक्षिणार्थे दध्यात् दध्यात् दक्षिणार्थे जुहोति जुहोति दक्षिणार्थे दध्यात् दध्यात् दक्षिणार्थे जुहोति दक्षिणार्थे जुहोति जुहोति दक्षिणार्थे दक्षिणार्थे जुहोत्येषैषा जुहोति दक्षिणार्थे दक्षिणार्थे जुहोत्येषा दक्षिणार्ध इति दक्षिणा अर्धे जुहोत्येषैषा जुहोति जुहोत्येषा वै वा एषा जुहोति जुहोत्येषा वै एषा वै वा एषैषा वै पितॄणाम् पितॄणाम् वा एषैषा वै पितॄणाम् वै पितॄणाम् पितॄणाम् वै वै पितॄणाम् दिग् दिक् पितॄणाम् वै वै पितॄणाम् दिग् पितृणाम् दिक् दिक् पितृणाम् पितृणाम् दिक्स्वाया गुस्वायाम् दिक् पितृणाम् पितृणाम् दिक्स्वायाम् दिक्स्वाया गुस्वायाम् दिक् दिक्स्वायामेवैव स्वायाम् दिक् दिक्स्वायामेव स्वायामेवैव स्वाया गुस्वायामेव दिशि दृश्येव स्वाया गुस्वायामेव दिशि एव दिशि दृश्येवैव दिशि पितॄन् पितॄन् दिश्येवैव दिशि पितॄन् दिशि पितॄन् पितॄन् दिशि दिशि पितॄन् निरवदयते निरवदयते पितॄन् दिशि दिशि पितॄन् निरवदयते पितॄन् निरवदयते निरवदयते पितॄन् पितॄन् निरवदयत उद्गातृभ्य उद्गातृभ्यो निरवदयते पितॄन् पितॄन् निरवदयत उद्गातृभ्यः निरवदयत उद्गातृभ्य उद्गातृभ्यो निरवदयते निरवदयत उद्गातृभ्यो हरन्ति हरन्ति उद्गातृभ्यो निरवदयते निरवदयत उद्गातृभ्यो हरन्ति निरवदयत इति अवदयते उद्गातृभ्यो हरन्ति हरन्ति उद्गातृभ्य उद्गातृभ्यो हरन्ति सामदेवत्यः सामदेवत्यो हरन्ति उद्गातृभ्य उद्गातृभ्यो हरन्ति सामदेवत्यः उद्गातृभ्य इत्युद्गातृभ्यः हरन्ति सामदेवत्यः सामदेवत्यो हरन्ति हरन्ति सामदेवत्यो वै वै सामदेवत्यो हरन्ति हरन्ति सामदेवत्यो वै सामदेवत्यो वै वै सामदेवत्यः सामदेवत्यो वै सौम्यः सौम्यो वै सामदेवत्यः सामदेवत्यो वै सौम्यः सामदेवत्य इति सामदेवत्यः वै सौम्यः सौम्यो वै वै सौम्यो यद्यत् सौम्यो वै वै सौम्यो यत् सौम्यो यद्यत् सौम्यः सौम्यो यदेवैव यत् सौम्यः सौम्यो यदेव यदेवैव यद्यदेव साम्नः साम्न एव यद्यदेव साम्नः एव साम्नः साम्न एवैव साम्नश्चम्बट् कुर्वन्ति छम्बट् कुर्वन्ति साम्न एवैव साम्नश्चम्बट् कुर्वन्ति साम्नश्चम्बट् कुर्वन्ति छम्बट् कुर्वन्ति साम्नः साम्नश्चम्बट् कुर्वन्ति तस्य तस्य छम्बट् कुर्वन्ति साम्नः साम्नश्चम्बट् कुर्वन्ति तस्य छम्बट् कुर्वन्ति तस्य तस्य छम्बट् कुर्वन्ति छम्बट् कुर्वन्ति तस्यैवैव तस्य छम्बट् कुर्वन्ति छम्बट् कुर्वन्ति तस्यैव छम्बट् कुर्वन्तीति छम्बट् कुर्वन्ति तस्यैवैव तस्य तस्यैव स स एव तस्य तस्यैव सः एव स एवैव स शान्तिश्शान्तिः स एवैव स शान्तिः स शान्तिश्शान्तिः स शान्तिरवावशान्तिः स शान्तिरव शान्तिरवावशान्तिश्शान्तिरवे एक्षन्त ईक्षन्तेव शान्तिश्शान्तिरवे एक्षन्ते अवे एक्षन्त ईक्षन्ते वावे एक्षन्ते पवित्रम् पवित्रमीक्षन्ते वावे एक्षन्ते पवित्रम् ईक्षन्ते पवित्रम् पवित्रमीक्षन्त ईक्षन्ते पवित्रम् वै वै पवित्रमीक्षन्त ईक्षन्ते पवित्रम् वै पवित्रम् वै वै पवित्रम् पवित्रम् वै सौम्यः सौम्यो वै पवित्रम् पवित्रम् वै सौम्यः वै सौम्यः सौम्यो वै वै सौम्य आत्मानमात्मानको सौम्यो वै वै सौम्य आत्मानम् सौम्य आत्मानमात्मानको सौम्यः सौम्य आत्मानमेवैवात्मानको सौम्यः सौम्य आत्मानमेव आत्मानमेवैवात्मानमात्मानमेव पवयन्ते पवयन्त एवात्मानमात्मानमेव पवयन्ते एव पवयन्ते पवयन्त एवैव पवयन्ते यो यः पवयन्त एवैव पवयन्ते यः पवयन्ते यो यः पवयन्ते पवयन्ते य आत्मानमात्मानयः पवयन्ते पवयन्ते य आत्मानम् य आत्मानमात्मानयो य आत्मानन्ननात्मानयो य आत्मानन्न आत्मानन्ननात्मानमात्मानन्न परिपश्येत् परिपश्येन्नात्मानमात्मानन्न परिपश्येत् न परिपश्येत् परिपश्येन्न न परिपश्येदितासु ऋतासुः परिपश्येन्न न परिपश्येदितासुः परिपश्येदितासु ऋतासुः परिपश्येत् परिपश्येदितासु स्यात् स्यादितासुः परिपश्येत् परिपश्येदितासु स्यात् परिपश्येदिति परिपश्येत् ऋतासु स्यात् स्यादितासु ऋतासु स्यादभिदधिमभिदरिभ्य स्यादितासु ऋतासु स्यादभिदधिम् इतासुरितासुः स्यादभिदधिमभिदधिग् स्यात् स्यादभिदधिम् कृत्वा कृत्वाभिदधिग् स्यात् स्यादभिदधिम् कृत्वा अभिदधिम् कृत्वा कृत्वाभिदधिमभिदधिम् कृत्वा वाप कृत्वाभिदधिमभिदधिम् कृत्वा वा अभिदधिमित्यभिदधिम् कृत्वा वाप कृत्वा कृत्वा वे एक्षेते क्षेताव कृत्वा कृत्वा वे एक्षेत अवे एक्षेते क्षेता वा वे एक्षेतस्मिग्स्तस्मिन्नेक्षेता वा वे एक्षेतस्मिन् ईक्षेततस्मिग्स्तस्मिन्नीक्षेते क्षेततस्मिन् हि तस्मिन्नीक्षेते क्षेततस्मिन् हि तस्मिन् हि तस्मिग्स्तस्मिन्न ह्या आत्मानमात्मानको हि तस्मिग्स्तस्मिन्न ह्या आत्मानम् ह्या आत्मानमात्मानको हि ह्या आत्मानम् परिपश्यति परिपश्यत्यात्मानको हि ह्या आत्मानम् परिपश्यति आत्मानम् परिपश्यति परिपश्यत्यात्मानमात्मानम् परिपश्यत्यथो अथो परिपश्यत्यात्मानमात्मानम् परिपश्यत्यथो परिपश्यत्यथो अथो परिपश्यति परिपश्यत्यथो आत्मानमात्मानमथो परिपश्यति परिपश्यत्यथो आत्मानम् परिपश्यतीति परिपश्यति अथो आत्मानमात्मानमथो अथो आत्मानमेवैवात्मानमथो अथो आत्मानमेव अथो इत्यथो आत्मानमेवैवात्मानमात्मानमेव पवयते पवयत एवात्मानमात्मानमेव पवयते एव पवयते पवयत एवैव पवयते यो यः पवयत एवैव पवयते यः पवयते यो यः पवयते पवयते यो गतमना गतमना यः पवयते पवयते यो गतमनाः यो गतमना गतमना यो यो गतमना स्यात् स्यात् गतमना यो यो गतमना स्यात् गतमना स्यात् स्यात् गतमना गतमना स्यात् सः स्यात् गतमना गतमना स्यात् सः गतमना इति गतात्मनः स्यात् स स्यात् स्यात् सो वा वस स्यात् स्यात् सो वा सो वा वससो वे एक्षेते क्षेता वससो वे एक्षेत वे एक्षेते क्षेता वा वे एक्षेत यद्यदि ईक्षेता वा वे एक्षेत यत् ईक्षेत यद्यदि ईक्षेते क्षेतयन्मे मे यदि ईक्षेते क्षेतयन्मे यन्मे मे यद्यन्मे मनो मनो मे यद्यन्मे मनः मे मनो मनो मे मे मनः परागतम् परागतम् मनो मे मे मनः परागतम् मनः परागतम् परागतम् मनो मनः परागतम् यद्यत्परागतम् मनो मनः परागतम् यत् परागतम् यद्यत्परागतम् परागतम् यद्वा वा यत्परागतम् परागतम् यद्वा परागतमिति परागतम् यद्वा वा यद्यत्वा मे मे वा यद्यत्वा मे वा मे मे वा मे अपरागतमपरागतम् मे वा मे अपरागतम् मे अपरागतमपरागतम् मे मे अपरागतम् अपरागतमित्यपरागतम् राज्ञा सोमेन सोमेन राज्ञा राज्ञा सोमेन तत्तत् सोमेन राज्ञा राज्ञा सोमेन तत् सोमेन तत्तत् सोमेन सोमेन तद्वयम् वयम् तत्सोमेन सोमेन तद्वयम् तद्वयम् वयम् तत्तद्वयमस्मास्वस्मासु वयम् तत्तद्वयमस्मासु वयमस्मास्वस्मासु वयम् वयमस्मासु धारयामसि धारयामस्यस्मासु वयम् वयमस्मासु धारयामसि अस्मासु धारयामसि धारयामस्यस्मास्वस्मासु धारयामसीतीति धारयामस्यस्मास्वस्मासु धारयामसीति धारयामसीतीति धारयामसि धारयामसीति मनोमन इति धारयामसि धारयामसीति मनः इति मनोमन इतीति मन एवैव मन इतीति मन एव मन एवैव मनोमन एवात्मन्नात्मन्नेव मनोमन एवात्मन् एवात्मन्नात्मन्नेवैवात्मन्दाधारदाधारात्मन्नेवैवात्मन्दाधार आत्मन्दाधारदाधारात्मन्नात्मन्दाधारनदाधारात्मन्नात्मन्दाधारण धारणनदाधारदाधारनगतमनागतमनानदाधारदाधारनगतमनागतमनागतमनानगतमनाभवति भवति गतमनानगतमनाभवति गतमनाभवति भवति गतमनागतमनाभवत्यपाप भवति गतमनागतमनाभवत्यप गतमना इति गता भवत्यपाप भवति भवत्यप वै वा अपभवति भवत्यप वै अपवै वा अपापवै तृतीयसवने तृतीयसवने वा अपापवै तृतीयसवने वैत्रदीयसवनेतृतीयसवनेवापवैत्रदीयसवने वैत्रदीयसवनेतृतीयसवने वैवैत्रदीयसवने यज्ञो यज्ञस्तृतीयसवने वैवैत्रदीयसवने यज्ञः तृतीयसवन इति तृतीया सवने यज्ञः क्रामति क्रामति यज्ञो यज्ञः क्रामति दानादि दानात् क्रामति यज्ञो यज्ञः क्रामति दानात् क्रामति दानादि दानात् क्रामति क्रामति जानाति जानात् क्रामति यज्ञो यज्ञः क्रामति जानात् क्रामति जानादि जानात् क्रामति क्रामति जानाति जानम् ई जानादि जानमनि जानमि जानाति जानादनि जानमभ्यभ्यनि जानमि जानाति जानादनि जानमपि अनि जानमभ्यभ्यनि जानमनि जानमभ्याज्ञा वैष्णव्याज्ञा वैष

वदन्ति मित्रो मित्रो वदन्ति वदन्ति मित्रो यज्ञस्य यज्ञस्य मित्रो वदन्ति वदन्ति मित्रो यज्ञस्य मित्रो यज्ञस्य यज्ञस्य मित्रो मित्रो यज्ञस्य स्विष्टग्स्विष्टयज्ञस्य मित्रो मित्रो यज्ञस्य स्विष्टम् यज्ञस्य स्विष्टग्स्विष्टयज्ञस्य यज्ञस्य स्विष्टं युवते युवते स्विष्टयज्ञस्य यज्ञस्य स्विष्टं युवते स्विष्टं युवते युवते स्विष्टग्स्विष्टं युवते वरुणो वरुणो युवते स्विष्टग्स्विष्टं युवते वरुणः स्विष्टाविदिषु इष्टम् युवते वरुणो वरुणो युवते युवते वरुणो दुरिष्टं दुरिष्टं वरुणो युवते युवते वरुणो दुरिष्टम् वरुणादुरिष्टम् दुरिष्टम् वरुणो वरुणादुरिष्टम् क्वादुरिष्टम् वरुणो वरुणादुरिष्टम् क्वादुरिष्टम् क्वादुरिष्टम् दुरिष्टम् क्वदरिहि दरिहि क्वदुरिष्टम् दुरिष्टम् क्वदरिहि उदिष्टमिदिदुः इष्टम् क्वदरिहि दरिहि क्वा क्वदरिहि यज्ञो यज्ञस्तरिहि क्वा क्वदरिहि यज्ञः तर्हि यज्ञो यज्ञस्तरिहि तर्हि यज्ञः क्वा क्व यज्ञस्तरिहि तर्हि यज्ञः क्व यज्ञः क्व यज्ञो यज्ञः क्व यजमानो यजमानः क्व यज्ञो यज्ञः क्व यजमानः क्व यजमानो यजमानः क्व यजमानो भवति भवति यजमानः क्व यजमानो भवति यजमानो भवति भवति यजमानो यजमानो भवतीति भवति यजमानो यजमानो भवतीति भवतीति भवति भवतीति यद्यदिति भवति भवतीति यद् इति यद्यदिदीर्यन्मयीत्रावरुणीम् मयीत्रावरुणीम् यदितीर्यन्मयीत्रावरुणीम् यन्मयीत्रावरुणीम् मयीत्रावरुणीम् यद्यन्मयीत्रावरुणीम् वशाम् वशाम् मयीत्रावरुणीम् यद्यन्मयीत्रावरुणीम् वशाम् मयीत्रावरुणीम् वशाम् वशाम् मयीत्रावरुणीम् मयीत्रावरुणीम् वशामारभत आरभते वशाम् मयीत्रावरुणीम् मयीत्रावरुणीम् वशामारभते मैत्रावरुणीमिति मैत्रा वरुणीम् वशामालभत आलभते वशाम् वशामालभते मित्रेण मित्रेणालभते वशाम् वशामालभते मित्रेण आलभते मित्रेण मित्रेणालभत आलभते मित्रेणैवैव मित्रेणालभत आलभते मित्रेणैव आलभत इत्यालभते मित्रेणैवैव मित्रेण मित्रेणैव यज्ञस्य यज्ञस्यैव मित्रेण मित्रेणैव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य स्विष्टग्स्विष्टयज्ञस्यैवैव यज्ञस्य स्विष्टम् यज्ञस्य स्विष्टग्स्विष्टयज्ञस्य यज्ञस्य स्विष्टघोषमयति शमयति स्विष्टयज्ञस्य यज्ञस्य स्विष्टघोषमयति स्विष्टघोषमयति शमयति स्विष्टग्स्विष्टघोषमयति वरुणेन वरुणेन शमयति स्विष्टग्स्विष्टघोषमयति वरुणेन स्विष्टमिति सूष्टम् शमयति वरुणेन वरुणेन शमयति शमयति वरुणेन दुरिष्टम् दुरिष्टम् वरुणेन शमयति शमयति वरुणेन दुरिष्टम् वरुणेन दुरिष्टम् दुरिष्टम् वरुणेन वरुणेन दुरिष्टम् नन दुरिष्टम् वरुणेन वरुणेन दुरिष्टम् न दुरिष्टम् नन दुरिष्टम् दुरिष्टम् नार्तिमार्तिम् न दुरिष्टम् दुरिष्टम् नार्तिम् दुरिष्टमिति दुः इष्टम् नार्तिमार्तिम् न नार्तिमार्तिम् न नार्तिमा आर्तिमार्तिमार्तिमार्च्छत्रुच्छत्यार्तिमार्तिमार्च्छति आर्च्छत्रुच्छत्यार्च्छति यजमानो यजमानार्च्छत्यार्च्छति यजमानः अर्च्छति यजमानो यजमान अर्च्छत्युच्छति यजमानो यथा यथा यजमान अर्च्छत्युच्छति यजमानो यथा यजमानो यथा यथा यजमानो यजमानो यथा वै वै यथा यजमानो यथा वै यथा वै वै यथा यथा वै लाङ्गलेन लाङ्गलेन वै यथा यथा वै लाङ्गलेन वैलाङ्गलेन लाङ्गलेन वै वैलाङ्गलेनोर्वरामुर्वरान् लाङ्गलेन वै वैलाङ्गलेनोर्वराम् लाङ्गलेनोर्वरामुर्वरान् लाङ्गलेन लाङ्गलेनोर्वराम् प्रभिन्दन्ति प्रभिन्दञ्चोर्वरान् लाङ्गलेन लाङ्गलेनोर्वराम् प्रभिन्दन्ति उर्वराम् प्रभिन्दन्ति प्रभिन्दञ्चोर्वरामुर्वराम् प्रभिन्दञ्चेवमेवम् प्रभिन्दञ्चोर्वरामुर्वराम् प्रभिन्दञ्चेवम् प्रभिन्दञ्चेवमेवम् प्रभिन्दन्ति प्रभिन्दञ्चेवम् रुक्सामे अरुक्सामे एवम् प्रभिन्दन्ति प्रभिन्दञ्चेवम् रुक्सामे प्रभिन्दन्तीति प्रभिन्दन्ति एवम् रुक्सामे अरुक्सामे एवमेवम् रुक्सामे यज्ञम् यज्ञमृक्सामे एवमेवम् रुक्सामे यज्ञम् अरुक्सामे यज्ञम् यज्ञमृक्सामे अरुक्सामे यज्ञम् प्रप्रयज्ञमृक्सामे अरुक्सामे यज्ञम् प्र अरुक्सामे इत्युक्सामे यज्ञम् प्रप्रयज्ञम् यज्ञम् प्रभिन्तो भिन्दः प्रयज्ञम् यज्ञम् प्रभिन्दः प्रभिन्दो भिन्दः प्रप्रभिन्दो यद्यद्भिन्दः प्रप्रभिन्दो यद् भिन्दो यद्यद्भिन्दो भिन्दो यन्मयीत्रावरुणीम् मयीत्रावरुणीम् यद्भिन्दो भिन्दो यन्मयीत्रावरुणीम् यन्मयीत्रावरणीम् मयीत्रावरणीम् यद्यन्मयीत्रावरणीम् वशाम् वशाम् मयीत्रावरणीम् यद्यन्मयीत्रावरणीम् वशाम् मयीत्रावरणीम् वशाम् वशाम् मयीत्रावरणीम् मयीत्रावरणीम् वशामालभत आलभते वशाम् मयीत्रावरणीम् मयीत्रावरणीम् वशामालभते मयीत्रावरणीमिति मयीत्रावरणीम् वशामालभत आलभते वशाम् वशामालभते यज्ञाय यज्ञायालभते वशाम् वशामालभते यज्ञाय आलभते यज्ञाय यज्ञायालभत आलभते यज्ञायैवैव यज्ञायालभत आलभते यज्ञायैव आलभत इत्यालभते यज्ञायैवैव यज्ञाय यज्ञायैव प्रभिन्नाय प्रभिन्नायैव यज्ञाय यज्ञायैव प्रभिन्नाय एव प्रभिन्नाय प्रभिन्नायैवैव प्रभिन्नाय मत्यम् मत्यम् प्रभिन्नायैवैव प्रभिन्नाय मत्यम् प्रभिन्नाय मत्यम् मत्यम् प्रभिन्नाय प्रभिन्नाय मत्यमन्ववास्यत्यन्ववास्यति मत्यम् प्रभिन्नाय प्रभिन्नाय मत्यमन्ववास्यति प्रभिन्नायेति प्राभिन्नाय मत्यमन्ववास्यत्यन्ववास्यति मत्यम् मत्यमन्ववास्यति शान्त्यै शान्त्या अन्ववास्यति मत्यम् मत्यमन्ववास्यति शान्त्यै अन्ववास्यति शान्त्यै शान्त्या अन्ववास्यत्यन्ववास्यति शान्त्यै यातयामार यातयामानि शान्त्या अन्ववास्यत्यन्ववास्यति शान्त्यै यातयामानि अन्ववास्यतीत्यनु अवास्यति शान्त्यै यातयामानि यातयामानि शान्त्यै शान्त्यै यातयामानि वै वै यातयामानि शान्त्यै शान्त्यै यातयामानि वै यातयामानि वै वै यातयामानि यातयामानि वा एतस्यैतस्य वै यातयामानि यातयामानि वा एतस्य यातयामानीति यातायामानि वा एतस्यैतस्य वै वा एतस्य छन्दागुंसि छन्दागुस्येतस्य वै वा एतस्य छन्दागुंसि एतस्य छन्दागुंसि छन्दागुस्येतस्यैतस्य छन्दागुंसि यो यश्छन्दागुस्येतस्यैतस्य छन्दागुंसि यः छन्दागुंसि यो यश्छन्दागुंसि छन्दागुंसि ईजान ईजानो यश्छन्दागुंसि छन्दागुंसि ईजानः य ईजान ईजानो यो य ईजानश्छन्दसान् छन्दसामीजानो यो य ईजानश्छन्दसाम् ईजानश्छन्दसान् छन्दसामीजान ईजानश्छन्दसामेष एष छन्दसामीजान ईजानश्छन्दसामेष छन्दसामेष एष छन्दसान् छन्दसामेष रसोरस एष छन्दसान् छन्दसामेष रसः एष रसोरस एष रसो यद्यद्रस एष रसो यत् रसो यद्यद्रसो रसो यद्वशावशा यद्रसो रसो यद्वशा यद्वशावशा यद्यद्वशा यद्यद्वशा यद्यद्वशा यद् वशा यद्यद्वशावशायन्मयीत्रावरणीम् मयीत्रावरणीम् यद्वशावशायन्मयीत्रावरणीम् यन्मयीत्रावरणीम् मयीत्रावरणीम् यद्यन्मयीत्रावरणीम् वशाम् वशाम् मयीत्रावरणीम् यद्यन्मयीत्रावरणीम् वशाम् मयीत्रावरणीम् वशाम् वशाम् मयीत्रावरणीम् मयीत्रावरणीम् वशामालभत आलभते वशाम् मयीत्रावरणीम् मयीत्रावरणीम् वशामालभते मयीत्रावरणीमिति मयीत्रावरणीम् वशामालभत आलभते वशाम् वशामालभते छन्दागुंसि छन्दागुस्यालभते वशाम् वशामालभते छन्दागुंसि आलभते छन्दागुंसि छन्दागुस्यालभत आलभते छन्दागुस्येवैव छन्दागुस्यालभत आलभते छन्दागुस्येव आलभत इत्यालभते छन्दागुस्येवैव छन्दागुंसि छन्दागुस्येव पुनः पुनरेव छन्दागुंसि छन्दागुस्येव पुनः एव पुनः पुनरेवैव पुनरा पुनरेवैव पुनरा पुनरा पुनः पुनराप्रीणाति प्रीणात्या पुनः पुनराप्रीणाति आप्रीणाति प्रीणात्याप्रीणात्ययादयामत्वाया यादयामत्वाय प्रीणात्याप्रीणात्ययादयामत्वाय प्रीणात्ययादयामत्वाया यादयामत्वाय प्रीणादि प्रीणात्ययादयामत्वायाथो अथो अयादयामत्वाय प्रीणादि प्रीणात्ययादयामत्वायाथो अयादयामत्वायाथो अथो अयादयामत्वायादयामत्वायाथो छन्दस्सु छन्दस्वथो अयादयामत्वायादयामत्वायाथो छन्दस्सु अयादयामत्वायेत्ययादयामात्वाय अथो छन्दस्सु छन्दस्वथो अथो छन्दस्वेवैव छन्दस्वथो अथो छन्दस्वेव अथो इत्यथो छन्दस्वेवैव छन्दस्सु छन्दस्वेव रसकुमरसमेव छन्दस्सु छन्दस्वेव रसम् छन्दस्विति छन्दःसु एव रसकोरसमेवैव रसम् दधाति दधाति रसमेवैव रसम् दधाति रसम् दधाति दधाति रसकोरसम् दधाति दधाति दधाति देवा वै वै देवा देवा वा इन्द्रियमिन्द्रियम् वै देवा देवा वा इन्द्रियम् वा इन्द्रियमिन्द्रियम् वै वा इन्द्रियम् वीर्यम् वीर्यमिन्द्रियम् वै वा इन्द्रियम् वीर्यम् इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यम् विविवीर्यमिन्द्रियमिन्द्रियम् वीर्यम् वि वीर्यम् विविवीर्यम् वीर्याभ्यभजन्ता भजन्त विवीर्यम् वीर्याभ्यभजन्ता व्यभजन्ता भजन्त विव्यभजन्त ततस्ततो भजन्त विव्यभजन्त ततः अभजन्त ततस्ततो भजन्ता भजन्त ततो यद्यत्ततो भजन्ता भजन्त ततो यत् ततो यद्यत्ततस्ततो यदत्यशिष्यतात्यशिष्यत यत्ततस्ततो यदत्यशिष्यत यदत्यशिष्यतात्यशिष्यत यद्यदत्यशिष्यत तत्तदत्यशिष्यत यद्यदत्यशिष्यत तत् अतिग्राह्या अभवन्नभवन्नतिग्राह्या अस्तत्तदतिग्राह्या अभवन्नभवन्नतिग्राह्या अतिग्राह्या अभवन्नभवन्नतिग्राह्या अतिग्राह्या अभवन्तत्तदभवन्नतिग्राह्या अतिग्राह्या अभवन्तत् अतिग्राह्यादित्यधिग्राह्याः अभवन्तत्तदभवन्नभवन्तदतिग्राह्याणामतिग्राह्याणान्तदभवन्नभवन्तदतिग्राह्याणाम् अतिग्राह्याणामित्यधिग्राह्याणाम् इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव तत्तदेवेन्द्रियमिन्द्रियमेव तत् एव तत्तदेवैव तद्वीर्यम् वीर्यम् तदेवैव तद्वीर्यम् तद्वीर्यम् वीर्यम् तत्तद्वीर्यम् यजमानो यजमानो वीर्यम् तत्तद्वीर्यम् यजमानः वीर्यम् यजमानो यजमानो वीर्यम् वीर्यम् यजमान आत्मन्नात्मन यजमानो वीर्यम् वीर्यम् यजमान आत्मन्न यजमान आत्मन्नात्मन यजमानो यजमान आत्मन्धत्ते धत्त आत्मन यजमानो यजमान आत्मन्धत्ते आत्मन्धत्ते धत्त आत्मन्नात्मन्धत्ते तेजस्तेजो धत्त आत्मन्नात्मन्धत्ते तेजः धत्ते तेजस्तेजो धत्ते धत्ते तेज आग्नेयेन आग्नेयेन तेजो धत्ते धत्ते तेज आग्नेयेन तेज आग्नेयेन आग्नेयेन तेजस्तेज आग्नेयेनेन्द्रियमिन्द्रियमाग्नेयेन तेजस्तेज आग्नेयेनेन्द्रियम् आग्नेयेनेन्द्रियमिन्द्रियमाग्नेयेन आग्नेयेनेन्द्रियमैन्द्रेणैन्द्रेणेन्द्रियमाग्नेयेनाग्नेयेनेन्द्रियमैन्द्रेण इन्द्रियमैन्द्रेण इन्द्रेणेन्द्रियमिन्द्रियमैन्द्रेण ब्रह्मवर्चसम् ब्रह्मवर्चसम् ऐन्द्रेणेन्द्रियमिन्द्रियमैन्द्रेण ब्रह्मवर्चसम् ऐन्द्रेण ब्रह्मवर्चसम् ब्रह्मवर्चसम् ऐन्द्रेण इन्द्रेण ब्रह्मवर्चसकम् सौर्येण सौर्येण ब्रह्मवर्चसम् ऐन्द्रेण इन्द्रेण ब्रह्मवर्चसकम् सौर्येण ब्रह्मवर्चसकम् सौर्येण सौर्येण ब्रह्मवर्चसम् ब्रह्मवर्चसकम् सौर्येणोपस्तम्भनमुपस्तम्भनकम् सौर्येण ब्रह्मवर्चसम् ब्रह्मवर्चसकम् सौर्येणोपस्तम्भनम् ब्रह्मवर्चसमिति ब्रह्मा वर्चसम् सौर्येणोपस्तम्भनमुपस्तम्भनकम् सौर्येण सौर्येणोपस्तम्भनम् वै वा उपस्तम्भनकम् सौर्येण सौर्येणोपस्तम्भनम् वै उपस्तम्भनम् वै वा उपस्तम्भनमुपस्तम्भनम् वा एतदेतद्वा उपस्तम्भनमुपस्तम्भनम् वा एतद् उपस्तम्भनमित्युपास्तम्भनम् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यत् यज्ञस्य यद्यज्ञस्य यज्ञस्य एतदिग्राह्या अतिग्राह्या यद्यज्ञस्य यज्ञस्य एतदिग्राह्या यथजिग्राह्या अधिग्राह्या यद्यतजिग्राह्याश्चक्रे चक्रे अधिग्राह्या यद्यतजिग्राह्याश्चक्रे अधिग्राह्याश्चक्रे चक्रे अधिग्राह्या अधिग्राह्याश्चक्रे पृष्ठानि पृष्ठानि चक्रे अधिग्राह्या अधिग्राह्याश्चक्रे पृष्ठानि अधिग्राह्या इत्यदि ग्राह्या चक्रे पृष्ठानि पृष्ठानि चक्रे चक्रे पृष्ठानि यद्यत् पृष्ठानि चक्रे चक्रे पृष्ठानि यद् चक्रे इति चक्रे पृष्ठानि यद्यत् पृष्ठानि पृष्ठानि यत् पृष्ठे पृष्ठे यत् पृष्ठानि पृष्ठानि यत् पृष्ठे यत् पृष्ठे पृष्ठे यद्यत् पृष्ठेन न पृष्ठे यद्यत् पृष्ठेन पृष्ठेन न पृष्ठे पृष्ठेन गृह्णीयात् गृह्णीयान्न पृष्ठे पृष्ठेन गृह्णीयात् न गृह्णीयात् गृह्णीयान्न न गृह्णीयात् प्राञ्चम् प्राञ्चम् गृह्णीयान्न न गृह्णीयात् प्राञ्चम् गृह्णीयात् प्राञ्चम् प्राञ्चम् गृह्णीयात् गृह्णीयात् प्राञ्चम् यज्ञम् यज्ञम् प्राञ्चम् गृह्णीयात् गृह्णीयात् प्राञ्चम् यज्ञम् प्राञ्चम् यज्ञम् यज्ञम् प्राञ्चम् प्राञ्चम् यज्ञम् पृष्ठानि पृष्ठानि यज्ञम् प्राञ्चम् प्राञ्चम् यज्ञम् पृष्ठानि यज्ञम् पृष्ठानि पृष्ठानि यज्ञम् यज्ञम् पृष्ठानि सगुंसम् पृष्ठानि यज्ञम् यज्ञम् पृष्ठानि सम् पृष्ठानि सगुंसम् पृष्ठानि पृष्ठानि सगुंसृणेयश्रुणेयस्वम् पृष्ठानि पृष्ठानि सगुंसृणेयुः सगुंसृणेयश्रुणेयस्वगुंसगुंसृणेयर्यद्यच्छृणेयस्वगुंसगुंसृणेयर्यद् श्रुणेयर्यद्यच्छृणेयश्रुणेयर्यदुक्ष्य उक्ष्ये यच्छृणेयश्रुणेयर्यदुक्ष्ये यदुक्ष उक्ष्ये यद्यदुक्ष्ये गृह्णीयात् गृह्णीयादुक्ष्ये यद्यदुक्ष्ये गृह्णीयात् वृक्षे गृह्णीयात् गृह्णीयादुक्ष्य उक्ष्ये गृह्णीयात् प्रत्यञ्चम् प्रत्यञ्चम् गृह्णीयादुक्ष्य उक्ष्ये गृह्णीयात् प्रत्यञ्चम् गृह्णीयात् प्रत्यञ्चम् प्रत्यञ्चम् गृह्णीयात् गृह्णीयात् प्रत्यञ्चम् यज्ञम् यज्ञम् प्रत्यञ्चम् गृह्णीयात् गृह्णीयात् प्रत्यञ्चम् यज्ञम् प्रत्यञ्चम् यज्ञम् यज्ञम् प्रत्यञ्चम् प्रत्यञ्चम् यज्ञमधिग्राह्या अधिग्राह्या यज्ञम् प्रत्यञ्चम् यज्ञमधिग्राह्या अधिग्राह्या यज्ञम् यज्ञमधिग्राह्या सगुंसमधिग्राह्या यज्ञम् यज्ञमधिग्राह्या सम् अधिग्राह्या सगुंसमधिग्राह्या अधिग्राह्या सगुंसृणेयश्रुणेयस्समधिग्राह्या अधिग्राह्या सगुंसृणेयुः अधिग्राह्या इत्यधि ग्राह्या सगुंसृणेयश्रुणेयस्सगुंसगुंसृणेयुर्विश्वजिति विश्वजिति श्रुणेयस्सगुंसगुंसृणेयुर्विश्वजिति श्रुणेयुर्विश्वजिति विश्वजिति श्रुणेयश्रुणेयुर्विश्वजिति सर्वपृष्ठे सर्वपृष्ठे विश्वजिति श्रुणेयश्रुणेयुर्विश्वजिति सर्वपृष्ठे विश्वजिति सर्वपृष्ठे सर्वपृष्ठे विश्वजिति विश्वजिति सर्वपृष्ठे ग्रहीतव्या ग्रहीतव्या सर्वपृष्ठे विश्वजिति विश्वजिति सर्वपृष्ठे ग्रहीतव्या विश्वजिति विश्वजिति सर्वपृष्ठे ग्रहीतव्या ग्रहीतव्या सर्वपृष्ठे सर्वपृष्ठे ग्रहीतव्या यज्ञस्य यज्ञस्य ग्रहीतव्या सर्वपृष्ठे सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सर्वपृष्ठ इति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य यज्ञस्य ग्रहीतव्या ग्रहीतव्या यज्ञस्य समीर्यत्वाय समीर्यत्वाय यज्ञस्य ग्रहीतव्या ग्रहीतव्या यज्ञस्य समीर्यत्वाय यज्ञस्य समीर्यत्वाय समीर्यत्वाय यज्ञस्य यज्ञस्य समीर्यत्वाय प्रजापतिः प्रजापतिः समीर्यत्वाय यज्ञस्य यज्ञस्य समीर्यत्वाय प्रजापतिः समीर्यत्वाय प्रजापतिः प्रजापतिः समीर्यत्वाय समीर्यत्वाय प्रजापतिर्देवेभ्यो देवेभ्यः प्रजापतिः समीर्यत्वाय समीर्यत्वाय प्रजापतिर्देवेभ्यः समीर्यत्वायेति समीर्यात्वाय प्रजापतिर्देवेभ्यो देवेभ्यः प्रजापतिः प्रजापतिर्देवेभ्यो यज्ञान् यज्ञान् देवेभ्यः प्रजापतिः प्रजापतिर्देवेभ्यो यज्ञान् प्रजापतिरिति प्रजापतिः देवेभ्यो यज्ञान् यज्ञान् देवेभ्यो देवेभ्यो यज्ञान् व्यादिशत् व्यादिशत् यज्ञान् देवेभ्यो देवेभ्यो यज्ञान् व्यादिशत् यज्ञान् व्याधिषत् व्याधिषत् यज्ञान् यज्ञान् व्याधिषत्स स व्याधिषत् यज्ञान् यज्ञान् व्याधिषत्स व्यादिषत्स स व्याधिषत् व्याधिषत्स प्रियाः प्रियाः स व्याधिषत् व्याधिषत्स प्रियाः व्याधिषदिति वि आदिषत् स प्रियाः प्रियाः स प्रियास्तनोस्तनोः प्रियाः स प्रियास्तनोः प्रियास्तनोस्तनोः प्रियाः प्रियास्तनोरपापतनोः प्रियाः प्रियास्तनोरप तनोरपापतनोस्तनोरभनिन्यपतनोस्तनोरभनि अपनिन्यपापन्यधत्ता धत्तन्यपापन्यधत्ता यधत्ताधत्तनिन्यधत्तधत्तदधत्तनिन्यधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदध तदधिग्राह्या अधिग्राह्यास्तत्तदधिग्राह्या अभवन्नभवन्नधिग्राह्यास्तत्तदधिग्राह्या अभवन् अधिग्राह्या अभवन्नभवन्नधिग्राह्या अधिग्राह्या अभवनवितनुर्वितनुरभवन्नधिग्राह्या अधिग्राह्या अभवनवितनुः अधिग्राह्या इत्यधिग्राह्या अभवनवितनुर्वितनुरभवन्नभवनवितनुस्तस्य तस्य वितनुरभवन्नभवनवितनुस्तस्य वितनस्तस्य तस्य वितनुर्वितनस्तस्य यज्ञो यज्ञस्तस्य वितनुर्वितनस्तस्य यज्ञः वेतनरिदेवेतनुः तस्य यज्ञो यज्ञस्तस्य तस्य यज्ञ यज्ञस्तस्य तस्य यज्ञ इति यज्ञ इति यज्ञो यज्ञ इत्याहुराहुरिति यज्ञो यज्ञ इत्याहु इत्याहुराहुरिरीत्याहुर्यस्य यस्याहुरिरीत्याहुर्यस्य आहुर्यस्य यस्याहुराहुर्यस्याधिग्राह्याधिग्राह्या यस्याहुराहुर्यस्याधिग्राह्याः यस्याधिग्राह्याधिग्राह्या यस्य यस्याधिग्राह्याननाधिग्राह्या यस्य यस्याधिग्राह्यान अधिग्राह्यानाधिग्राह्या अधिग्राह्यान गृह्यन्ते गृह्यन्तेनाधिग्राह्या अधिग्राह्यान गृह्यन्ते अधिग्राह्या इत्यधिग्राह्याः न गृह्यन्ते गृह्यन्तेन न गृह्यन्त इदीति गृह्यन्तेन न गृह्यन्त इति गृह्यन्त इदीति गृह्यन्ते गृह्यन्त इत्यप्यपीति गृह्यन्ते गृह्यन्त इत्यपि इत्यप्यपीरीत्यप्यग्निष्टो मे एग्निष्टो मे पीरीत्यप्यग्निष्टो मे अप्यग्निष्टो मे एग्निष्टो मेऽप्यप्यग्निष्टो मे ग्रहीतव्या अग्रहीतव्या अग्निष्टो मेऽप्यप्यग्निष्टो मे ग्रहीतव्या अग्निष्टो मे ग्रहीतव्या अग्रहीतव्या अग्निष्टो मे एग्निष्टो मे ग्रहीतव्या यज्ञस्य यज्ञस्य ग्रहीतव्या अग्निष्टो मे एग्निष्टो मे ग्रहीतव्या यज्ञस्य अग्निष्टो मैत्यग्निष्टो मे ग्रहीतव्या यज्ञस्य यज्ञस्य ग्रहीतव्या अग्रहीतव्या यज्ञस्य सतनत्वाय सतनत्वाय यज्ञस्य ग्रहीतव्या अग्रहीतव्या यज्ञस्य सतनत्वाय यज्ञस्य सतनत्वाय सतनत्वाय यज्ञस्य यज्ञस्य सतनत्वाय देवता देवता सतनत्वाय यज्ञस्य यज्ञस्य सतनत्वाय देवताः सतनत्वाय देवता देवता सतनत्वाय सतनत्वाय देवता वै वै देवता सतनत्वाय सतनत्वाय देवता वै सतनुत्वायेति सतनुत्वाय देवता वै वै देवता देवता वै सर्वाः सर्वा वै देवता देवता वै सर्वाः वै सर्वाः सर्वा वै सर्वाः सदृशी सदृशी सर्वा वै सर्वाः सदृशीः सर्वाः सदृशी सदृशी सर्वाः सर्वाः सदृशीरासन्नासन् सदृशी सर्वाः सर्वाः सदृशीरासन् सदृशीरासन्नासन् सदृशी सदृशीरासन्तास्तासन् सदृशी सदृशीरासन्ताः आसन्तास्ता आसन्नासन्ताननता आसन्नासन्तान ताननतास्तानव्यावृतम् व्यावृतम् नतास्तानव्यावृतम् न व्यावृतम् व्यावृतम् नन व्यावृतमगच्छन्नगच्छन् व्यावृतम् नन व्यावृतमगच्छन् व्यावृतमगच्छन्नगच्छन् व्यावृतम् व्यावृतमगच्छन्ते ते गच्छन् व्यावृतम् व्यावृतमगच्छन्ते व्यावृतमिति वि आवृतम् अगच्छन्ते ते गच्छन्नगच्छन्ते देवा देवास्ते गच्छन्नगच्छन्ते देवाः ये देवा देवास्ते ते देवा एत एते देवास्ते ते देवा एते देवा एत एते देवा देवा एत एतानेतानेते देवा देवा एत एतान् एत एतानेतानेत एत एतान् ग्रहान् ग्रहानेतानेत एत एतान् ग्रहान् एतान् ग्रहान् ग्रहानेतानेतान् ग्रहान् पश्यन्न पश्यन् ग्रहानेतानेतान् ग्रहान् पश्यन् ग्रहान् पश्यन्न पश्यन् ग्रहान् ग्रहान् पश्यन्तागुस्तान् पश्यन् ग्रहान् ग्रहान् पश्यन्तान् अपश्यन्तागुस्तान् पश्यन्न पश्यन्तान् गृह्णता गृह्णततान् पश्यन्न पश्यन्तान् गृह्णता तान गृह्णता गृह्णततागुस्तान् गृह्णता ज्ञेयमाज्ञेयम् गृह्णततागुस्तान् गृह्णता ज्ञेयम् अनगृह्णताग्नेयमाग्नेयमगृह्णता गृह्णताग्नेयमग्निरग्निराग्नेयमगृह्णताग्नेयमग्निरग्निराग्नेयमग्निः आग्नेयमग्निरग्निराग्नेयमाग्नेयमग्निरैन्द्रमैन्द्रमग्निराग्नेयमाग्नेयमग्निरैन्द्रम् अग्निरैन्द्रमैन्द्रमग्निरग्निरैन्द्रमिन्द्र ऐन्द्रमग्निरग्निरैन्द्रमिन्द्र ऐन्द्रमिन्द्रमिन्द्र ऐन्द्रमैन्द्रमिन्द्रसौर्यगोसौर्यमिन्द्र इन्द्रस्सौर्यगोसौर्यमिन्द्र इन्द्रस्सौर्यगोसौर्यः सौर्यः सौर्यमिन्द्र इन्द्रस्सौर्यगोसौर्यः सौर्यगोसौर्यः सौर्यः सौर्यगोसौर्यगोसौर्यस्ततः सौर्यस्ततस्ततः सौर्यस्सौर्यस्ततो वै वै ततः सौर्यः सौर्यस्ततो वै ततो वै वैततस्ततो वैते ते वैततस्ततो वैते वैते ते वै वैतेऽन्याभिरन्याभिस्ते वै वैतेऽन्याभिः तेऽन्याभिरन्याभिस्ते तेऽन्याभिर्देवताभिर्देवताभिरन्याभिस्ते तेऽन्याभिर्देवताभिः अन्याभिर्देवताभिर्देवताभिरन्याभिरन्याभिर्देवताभिर्व्यावृतम् व्यावृतम् देवताभिरन्याभिरन्याभिर्देवताभिर्व्यावृतम् देवताभिर्व्यावृतम् व्यावृतम् देवताभिर्देवताभिर्व्यावृतमगच्छन् गच्छन् व्यावृतम् देवताभिर्देवताभिर्व्यावृतमगच्छन् व्यावृतमगच्छन्नगच्छन् व्यावृतम् व्यावृतमगच्छन् यस्य यस्यागच्छन् व्यावृतम् व्यावृतमगच्छन् यस्य व्यावृतमिति वि आवृतम् अगच्छन् यस्य यस्यागच्छन्नगच्छन् यस्यैवमेवम् यस्यागच्छन्नगच्छन् यस्यैवम् यस्यैवमेवम् यस्य यस्यैवम् विदुषो विदुष एवम् यस्य यस्यैवम् विदुषः एवम् विदुषो विदुष एवमेवम् विदुष एत एते विदुष एवमेवम् विदुष एते विदुष एत एते विदुषो विदुष एते ग्रह ग्रह एते विदुषो विदुष एते ग्रहाः एते ग्रह ग्रह एत एते ग्रह गृह्यन्ते गृह्यन्ते ग्रह एत एते ग्रह गृह्यन्ते ग्रह गृह्यन्ते गृह्यन्ते ग्रह ग्रह गृह्यन्ते व्यावृतम् व्यावृतम् गृह्यन्ते ग्रह ग्रह गृह्यन्ते व्यावृतम् गृह्यन्ते व्यावृतम् व्यावृतम् गृह्यन्ते गृह्यन्ते व्यावृतमेवैव व्यावृतम् गृह्यन्ते गृह्यन्ते व्यावृतमेव व्यावृतमेवैव व्यावृतम् व्यावृतमेव पाप्मना पाप्मनैव व्यावृतम् व्यावृतमेव पाप्मना व्यावृतमिति मे आवृतम् एव पाप्मना पाप्मनैवैव पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मनैवैव पाप्मना भ्रातृव्येण आत्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छति गच्छति भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छति भ्रातृव्येण गच्छति गच्छति भ्रातृव्येण भ्रातृव्येण गच्छति म इमे गच्छति भ्रातृव्येण भ्रातृव्येण गच्छति मे गच्छति म इमे गच्छति गच्छति मे लोका लोका इमे गच्छति गच्छति मे लोकाः इमे लोका लोका इम इमे लोका ज्योतिष्पन्दो ज्योतिष्पन्दो लोका इम इमे लोका ज्योतिष्पन्दः लोका ज्योतिष्पन्दो ज्योतिष्पन्दो लोका लोका ज्योतिष्पन्दः समावद्वीर्या समावद्वीर्या ज्योतिष्पन्दो लोका लोका ज्योतिष्पन्दः समावद्वीर्याः ज्योतिष्पन्दः समावद्वीर्या समावद्वीर्या ज्योतिष्पन्दो ज्योतिष्पन्दः समावद्वीर्या कार्या कार्या समावद्वीर्या ज्योतिष्पन्दो ज्योतिष्पन्दः समावद्वीर्या कार्या समावद्वीर्याः कार्याः कार्याः समावद्वीर्याः समावद्वीर्याः कार्या इति कार्याः समावद्वीर्याः समावद्वीर्याः कार्या इति समावद्वीर्या इति समावद्वीर्याः कार्या इति कार्याः कार्या इत्याहुराहुरिति कार्याः कार्या इत्याहु इत्याहुराहुरिदित्याहुराज्ञेयेन आज्ञेयेनाहुरिदित्याहुराज्ञेयेन आहुराज्ञेयेन आज्ञेयेनाहुराहुराज्ञेयेनास्मिन्नस्मिन्नाज्ञेयेनाहुराहुराज्ञेयेनास्मिन् आज्ञेयेनास्मिन्नस्मिन्नाज्ञेयेनाज्ञेयेनास्मिन् लोके लोकेऽस्मिन्नाज्ञेयेन आज्ञेयेनास्मिन् लोके अस्मिन् लोके लोकेऽस्मिन्नस्मिन् लोके ज्योतिर्ज्योतिर्लोकेऽस्मिन्नस्मिन् लोके ज्योतिः लोके ज्योतिर्ज्योतिर्लोके लोके ज्योतिर्धत्ते धत्ते ज्योतिर्लोके लोके ज्योतिर्धत्ते ज्योतिर्धत्ते धत्ते ज्योतिर्ज्योतिर्धत्त ऐन्द्रेण ऐन्द्रेण धत्ते ज्योतिर्ज्योतिर्धत्त ऐन्द्रेण धत्त ऐन्द्रेण ऐन्द्रेण धत्ते धत्त ऐन्द्रेणान्तरिक्षे अन्तरिक्ष ऐन्द्रेण धत्ते धत्त ऐन्द्रेणान्तरिक्षे ऐन्द्रेणान्तरिक्षेऽन्तरिक्ष ऐन्द्रेण ऐन्द्रेणान्तरिक्ष इन्द्रवायु इन्द्रवायु अन्तरिक्ष ऐन्द्रेण ऐन्द्रेणान्तरिक्ष इन्द्रवायु अन्तरिक्ष इन्द्रवायु इन्द्रवायु अन्तरिक्षेऽन्तरिक्ष इन्द्रवायु हि इन्द्रवायु अन्तरिक्षेऽन्तरिक्ष इन्द्रवायु हि इन्द्रवायु हि इन्द्रवायु इन्द्रवायु हि सैजौ सैजौ हि इन्द्रवायु इन्द्रवायु हि सैजौ इन्द्रवायु इति इन्द्रवायु हि सैजौ सैजौ हि सैजौ शौर्येण शौर्येण सैजौ हि सैजौ शौर्येण सैजौ शौर्येण शौर्येण सैजौ सैजौ शौर्येणामुष्मिन्नमुष्मिन् शौर्येण सैजौ सैजौ शौर्येणामुष्मिन् सयुजाविति सायुजौ शौर्येणामुष्मिन्नमुष्मिन् शौर्येण शौर्येणामुष्मिन् लोके लोकेऽमुष्मिन् शौर्येण शौर्येणामुष्मिन् लोके अमुष्मिन् लोके लोकेऽमुष्मिन्नमुष्मिन् लोके ज्योतिर्ज्योतिर्लोकेऽमुष्मिन्नमुष्मिन् लोके ज्योतिः लोके ज्योतिर्ज्योतिर्लोके लोके ज्योतिर्धत्ते धत्ते ज्योतिर्लोके लोके ज्योतिर्धत्ते ज्योतिर्धत्ते धत्ते ज्योतिर्ज्योतिर्धत्ते ज्योतिष्मन्तो ज्योतिष्मन्तो धत्ते ज्योतिर्ज्योतिर्धत्ते ज्योतिष्मन्तः धत्ते ज्योतिष्मन्तो ज्योतिष्मन्तो धत्ते धत्ते ज्योतिष्मन्तो अस्मास्मै ज्योतिष्मन्तो धत्ते धत्ते ज्योतिष्मन्तो अस्मै ज्योतिष्मन्तोऽस्मास्मै ज्योतिष्मन्तो ज्योतिष्मन्तोऽस्मायमे अस्मै ज्योतिष्मन्तो ज्योतिष्मन्तोऽस्मायमे अस्मायमयिमे अस्मास्मा इमे लोका लोका इमे अस्मास्मा इमे लोकाः इमे लोका लोका इम इमे लोका भवन्ति भवन्ति लोका इम इमे लोका भवन्ति लोका भवन्ति भवन्ति लोका लोका भवन्ति समावद्वीर्यान् समावद्वीर्यान् भवन्ति लोका लोका भवन्ति समावद्वीर्यान् भवन्ति समावद्वीर्यान् समावद्वीर्यान् भवन्ति भवन्ति समावद्वीर्यानेनानेनान् समावद्वीर्यान् भवन्ति भवन्ति समावद्वीर्यानेनान् समावद्वीर्यानेनानेनान् समावद्वीर्यान् समावद्वीर्यानेनान् कृते कृत एनान् समावद्वीर्यान् समावद्वीर्यानेनान् कृते समावद्वीर्यानिति समावत् वीर्यानो एनान् कुरुते कुरुत एनानेनान् कुरुत एतानेतान् कुरुत एनानेनान् कुरुत एतान् कुरुत एतानेतान् कुरुते कुरुत एतानुवै वा एतान् कुरुते कुरुत एतानुवै एतानुवै वा एतानेतान् वैग्रहान् ग्रहानु वा एतानेतान् वैग्रहानु वैग्रहान् ग्रहानु वै वैग्रहान् बम्बा विश्ववयसौ बम्बा विश्ववयसौ ग्रहानु वै वैग्रहान् बम्बा विश्ववयसौ ग्रहान् बम्बा विश्ववयसौ बम्बा विश्ववयसौ ग्रहान् ग्रहान् बम्बा विश्ववयसामवित्तामवित्तां बम्बा विश्ववयसौ ग्रहान् ग्रहान् बम्बा विश्ववयसामवित्तान् बम्बा विश्ववयसामवित्तामवित्तां बम्बा विश्ववयसौ बम्बा विश्ववयसामवित्तान्ताभ्यान्ताभ्यामवित्तां बम्बा विश्ववयसौ बम्बा विश्ववयसामवित्तान्ताभ्यां बम्बा विश्ववयसाविति बम्बा विश्ववयसौ अवित्तान्ताभ्यान्ताभ्यामवित्तामवित्तान्ताभ्यामिम इमेताभ्यामवित्तामवित्तान्ताभ्यामिमे ताभ्यामिम इमेताभ्यान्ताभ्यामिमे लोका लोका इमेताभ्यान्ताभ्यामिमे लोकाः इमे लोका लोका इम इमे लोकाः पराञ्च पराञ्च लोका इम इमे लोकाः पराञ्च लोकाः पराञ्च पराञ्च लोका लोकाः पराञ्चश्च पराञ्च लोका लोकाः पराञ्चश्च पराञ्चश्च पराञ्चः पराञ्चश्चार्वाञ्चोर्वाञ्चश्च पराञ्चः पराञ्चश्चार्वाञ्चः चार्वाञ्चोर्वाञ्चश्च चार्वाञ्चश्च चार्वाञ्चश्च चार्वाञ्चश्च अर्वाञ्चश्च चार्वाञ्चोर्वाञ्चश्च प्रप्रचार्वाञ्चोर्वाञ्चश्च प्रप्रच च प्राभुरभुः प्रच च प्राभुः प्राभुरभुः प्रप्राभुर्यस्य यस्याभुः प्रप्राभुर्यस्य अभुर्यस्य यस्याभुरभुर्यस्यैवमेव यस्याभुरभुर्यस्यैवम् यस्यैवमेव यस्य यस्यैवम् विदुष विदुष एव यस्य यस्यैवम् विदुषः एवम् विदुष विदुष एवमेवम् विदुष एत एते विदुष एवमेवम् विदुष एते विदुष एत एते विदुषो विदुष एते ग्रहा ग्रह एते विदुषो विदुष एते ग्रहाः एते ग्रह ग्रह एत एते ग्रह गृह्यन्ते गृह्यन्ते ग्रह एत एते ग्रह गृह्यन्ते ग्रहागृह्यन्ते गृह्यन्ते ग्रह ग्रहागृह्यन्ते प्रप्रगृह्यन्ते ग्रह ग्रहागृह्यन्ते प्रगृह्यन्ते प्रप्रगृह्यन्ते गृह्यन्ते प्रास्मास्मै प्रगृह्यन्ते गृह्यन्ते प्रास्मै प्रास्मास्मै प्रप्रास्मा इम इमे अस्मै प्रप्रास्मा इमे अस्मा इम इमे अस्मास्मा इमे लोका लोका इमे अस्मास्मा इमे लोकाः इमे लोका लोका इम इमे लोकाः पराञ्च पराञ्चो लोका इम इमे लोकाः पराञ्च लोकाः पराञ्च पराञ्च लोका लोकाः पराञ्चश्च पराञ्च लोका लोकाः पराञ्चश्च पराञ्चश्च पराञ्च पराञ्चश्चार्वाञ्चोर्वाञ्चश्च पराञ्च पराञ्चश्चार्वाञ्च चार्वाञ्चोर्वाञ्चश्च चार्वाञ्चश्च चार्वाञ्चश्च चार्वाञ्चश्च अर्वाञ्चश्च चार्वाञ्चोर्वाञ्चश्च भान्ति भान्ति चार्वाञ्चोर्वाञ्चश्च भान्ति च भान्ति भान्ति च भान्ति भान्तीति भान्ति देवा वै वै देवा देवा वै यद्यद्वै देवा देवा वै यत् वै यद्यद्वै वै यद्यज्ञे यज्ञे यद्वै वै यद्यज्ञे यद्यज्ञे यज्ञे यद्यद्यज्ञे कुर्वता कुर्वत यज्ञे यद्यद्यज्ञे कुर्वत यज्ञे कुर्वता कुर्वत यज्ञे यज्ञे कुर्वत तत्तद कुर्वत यज्ञे यज्ञे कुर्वत तत् अकुर्वत एषा वै वा एषैषा वै प्रजापतेः प्रजापतेर्वा एषैषा वै प्रजापतेः वै प्रजापतेः प्रजापतेर्वै वै प्रजापतेरिति मोक्षिण्यति मोक्षिणी प्रजापतेर्वै वै प्रजापतेरिति मोक्षिणी प्रजापतेरिति मोक्षिण्यति मोक्षिणी प्रजापतेः प्रजापतेरिति मोक्षिणी नाम नामाति मोक्षिणी प्रजापतेः प्रजापतेरिति मोक्षिणी नाम प्रजापतेरिति प्रजापतेः अतिमोक्षिणी नाम नामाति मोक्षिण्यति मोक्षिणी नाम तनोस्तनोर्नामाति मोक्षिण्यति मोक्षिणी नाम तनोः अतिमोक्षिणीत्यधि मोक्षिणी नाम तनोस्तनोर्नाम नाम तनोर्यद्यत्तनोर्नाम नाम तनोर्यद् तनोर्यद्यत्तनोस्तनोर्यददाभ्योदाभ्यो यद्यददाभ्य उपनद्धस्योपनद्धस्यादाभ्यो यद्यददाभ्य उपनद्धस्य अदाभ्य उपनद्धस्योपनद्धस्यादाभ्योदाभ्य उपनद्धस्य गृह्णादि गृह्णात्युपनद्धस्याधाभ्योदाभ्य उपनद्धस्य गृह्णादि उपनद्धस्य गृह्णादि गृह्णात्युपनद्धस्योपनद्धस्य गृह्णात्यति मुख्यादिमुख्यै गृह्णात्युपनद्धस्योपनद्धस्य गृह्णात्यति मुख्यै उपनद्धस्येत्युपानद्धस्य गृह्णात्यति मुख्या अतिमुख्यै गृह्णादि गृह्णात्यति मुख्या अत्यत्यति मुख्यै गृह्णादि गृह्णात्यति मुख्या अति अतिमुख्या अत्यत्यति मुख्या अतिमुख्या अतिपाप्मानम् पाप्मानमत्यति मुख्या अतिमुख्या अतिपाप्मानम् अतिमुख्या इत्यति मुख्यै अतिपाप्मानम् पाप्मानमत्यति पाप्मानम् भ्रातृव्यम् भ्रातृव्यम् पाप्मानमत्यति पाप्मानम् भ्रातृव्यम् पाप्मानम् भ्रातृव्यम् भ्रातृव्यम् पाप्मानम् पाप्मानम् भ्रातृव्यम् उच्यते मुच्यते भ्रातृव्यम् पाप्मानम् पाप्मानम् भ्रातृव्यम् उच्यते भ्रातृव्यम् उच्यते मुच्यते भ्रातृव्यम् भ्रातृव्यम् उच्यते यो यो मुच्यते भ्रातृव्यम् भ्रातृव्यम् उच्यते यः मुच्यते यो यो मुच्यते मुच्यते य एवमेवम् यो मुच्यते मुच्यते य एवम् य एवमेवम् यो य एवम् वेद वेदैवम् यो य एवम् वेद एवम् वेद वेदैवमेवम् वेदघ्नन्ति घ्नन्ति वेदैवमेवम् वेदघ्नन्ति वेदघ्नन्ति घ्नन्ति वेद वेदघ्नन्ति वै वै घ्नन्ति वेद वेदघ्नन्ति वै घ्नन्ति वै वै घ्नन्ति घ्नन्ति वा एतदेतद्वै घ्नन्ति घ्नन्ति वा एतद् वा एतदेतद्वै वा एतत् सोमगो सोममेतद्वै वा एतत् सोमम् एतत् सोमगो सोममेतदेतत् सोमं यद्यत् सोममेतदेतत् सोमं यद् सोमं यद्यत् सोमगो सोमं यदभिषण्वन्त्यभिषण्वन्ति यत् सोमगो सोमं यदभिषण्वन्ति यदभिषण्वन्त्यभिषण्वन्ति यद्यदभिषण्वन्ति सोमे सोमेऽभिषण्वन्ति यद्यदभिषण्वन्ति सोमे अभिषण्वन्ति सोमे सोमेऽभिषण्वन्त्यभिषण्वन्ति सोमे हन्यमाने हन्यमाने सोमेऽभिषण्वन्त्यभिषण्वन्ति सोमे हन्यमाने अभिशृण्वन्तीत्यभि सुशृण्वन्ति सोमे हन्यमाने हन्यमाने सोमे सोमे हन्यमाने यज्ञो यज्ञो हन्यमाने सोमे सोमे हन्यमाने यज्ञः हन्यमाने यज्ञो यज्ञो हन्यमाने हन्यमाने यज्ञो हन्यते हन्यते यज्ञो हन्यमाने हन्यमाने यज्ञो हन्यते यज्ञो हन्यते हन्यते यज्ञो यज्ञो हन्यते यज्ञे यज्ञे हन्यते यज्ञो यज्ञो हन्यते यज्ञे हन्यते यज्ञे यज्ञे हन्यते हन्यते यज्ञे यजमानो यजमानो यज्ञे हन्यते हन्यते यज्ञे यजमानः यज्ञे यजमानो यजमानो यज्ञे यज्ञे यजमानो ब्रह्मवादिनो ब्रह्मवादिनो यजमानो यज्ञे यज्ञे यजमानो ब्रह्मवादिनः यजमानो ब्रह्मवादिनो ब्रह्मवादिनो यजमानो यजमानो ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो यजमानो यजमानो ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति किं किं वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति किं ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति किं किं वदन्ति वदन्ति किं तत्तत् किं वदन्ति वदन्ति किं तत् किं तत्तत् किं किं तद्यज्ञे यज्ञे तत् किं किं तद्यज्ञे तद्यज्ञे यज्ञे तत्तद्यज्ञे यजमानो यजमानो यज्ञे तत्तद्यज्ञे यजमानः यज्ञे यजमानो यजमानो यज्ञे यज्ञे यजमानः कुरुते कुरुते यजमानो यज्ञे यज्ञे यजमानः कुरुते यजमानः कुरुते कुरुते यजमानो यजमानः कुरुते येन येन कुरुते यजमानो यजमानः कुरुते येन कुरुते येन येन कुरुते कुरुते येन जीवन् जीवन येन कुरुते कुरुते येन जीवन्नु येन जीवन् जीवन येन येन जीवन् सुवर्गको सुवर्गम् जीवन येन येन जीवन् सुवर्गम् जीवम् स्वर्गकं सुवर्गम् जीवन् जीवन् स्वर्गम् लोकम् लोककं सुवर्गम् जीवन् जीवन् स्वर्गम् लोकम् स्वर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकमेत्येति लोककं सुवर्गकं सुवर्गम् लोकमेति स्वर्गमिति सुवाहकम् लोकमेत्येति लोकम् लोकमेतीतीत्येति लोकम् लोकमेतीति एतीतीत्येत्येतीति जीवग्रहो जीवग्रह इत्येत्येतीति जीवग्रहः इति जीवग्रहो जीवग्रह इतीति जीवग्रहो वै वै जीवग्रह इतीति जीवग्रहो वै जीवग्रहो वै वै जीवग्रहो जीवग्रहो वा एष एष वै जीवग्रहो जीवग्रहो वा एष जीवग्रह इति जीवाग्रह वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदाभ्योदाभ्यो यदेश एष यददाभ्य यददाभ्योदाभ्यो यद्यददाभ्योनभिषुतस्यानभिषुतस्यादाभ्यो यद्यददाभ्योनभिषुतस्य अदाभ्योनभिषुतस्यानभिषुतस्यादाभ्योदाभ्योनभिषुतस्य गृह्णाति गृह्णात्यनभिषुतस्यादाभ्योदाभ्योनभिषुतस्य गृह्णाति अनभिषुतस्य गृह्णाति गृह्णात्यनभिषुतस्यानभिषुतस्य गृह्णाति जीवन्तम् जीवन्तम् गृह्णात्यनभिषुतस्यानभिषुतस्य गृह्णाति जीवन्तम् अनभिषुतस्येत्यनभिश्रुतस्य गृह्णाति जीवन्तम् जीवन्तम् गृह्णाति गृह्णाति जीवन्तमेवैव जीवन्तम् गृह्णाति गृह्णाति जीवन्तमेव जीवन्तमेवैव जीवन्तम् जीवन्तमेवैनमेनमेव जीवन्तम् जीवन्तमेवैनम् एवैनमेनमेवैवैनकोसुवर्गकोसुवर्गमेनमेवैवैनकोसुवर्गम् येन कोसुवर्गकोसुवर्गमेन मेन कोसुवर्गम् लोकम् लोककोसुवर्गमेन मेन कोसुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकङ्गमयति कमयति लोककोसुवर्गकोसुवर्गम् लोकङ्गमयति सुवर्गमिति सुवर्गम् लोकङ्गमयति गमयति लोकम् लोकङ्गमयति विविगमयति लोकम् लोकङ्गमयति वि गमयति विविगमयति गमयति विवै वै विगमयति गमयति विवै विवै वै विविवा एतदेतद्वै विविवा एतत् वा एतदेतद्वै वा एतद्यज्ञम् यज्ञमेतद्वै वा एतद्यज्ञम् एतद्यज्ञम् यज्ञमेतदेतद्यज्ञम् छन्दन्ति छन्दन्ति यज्ञमेतदेतद्यज्ञम् छन्दन्ति यज्ञम् छन्दन्ति छन्दन्ति यज्ञम् यज्ञम् छन्दन्ति यद्यच्छन्दन्ति यज्ञम् यज्ञम् छन्दन्ति यद् छन्दन्ति यद्यच्छन्दन्ति छन्दन्ति यददाभ्येदाभ्ये यच्छन्दन्ति छन्दन्ति यददाभ्ये यददाभ्येदाभ्ये यद्यददाभ्ये सर्गस्थापयन्ति सर्गस्थापयन्त्यदाभ्ये यद्यददाभ्ये सर्गस्थापयन्ति रदाभ्ये सर्गस्थापयन्ति सर्गस्थापयन्त्यदाभ्येदाभ्ये सर्गस्थापयन्ति रघुंशो नघुंशोन् सर्गस्थापयन्त्यदाभ्येदाभ्ये सर्गस्थापयन्ति रघुंशोन् सर्गस्थापयन् जघुंशो नघुंशोन् सर्गस्थापयन् सर्गस्थापयन् जघुंशोनप्यप्यघुंशोन् सर्गस्थापयन् सर्गस्थापयन् जघुंशोनपि सर्गस्थापयन्तीति संस्थापयन्ति अघुंशोनप्यप्यघुंशो नघुंशोनपि सृजति सृजत्यप्यघुंशो नघुंशोनपि सृजति अपि सृजति सृजत्यप्यपि सृजति यज्ञस्य यज्ञस्य सृजत्यप्यपि सृजति यज्ञस्य सृजति यज्ञस्य यज्ञस्य सृजति सृजति यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य सृजति सृजति यज्ञस्य सन्तत्यै यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्या इति सन्तत्यै देवा वै वै देवा देवा वै प्रवाहक् प्रवाहक् वै देवा देवा वै प्रवाहक् वै प्रवाहक् प्रवाहक् वै वै प्रवाहग्रहान् ग्रहान् प्रवाहक् वै वै प्रवाहग्रहान् प्रवाहग्रहान् ग्रहान् प्रवाहक् प्रवाहग्रहान् गृह्णता गृह्णतग्रहान् प्रवाहक् प्रवाहग्रहान् गृह्णता प्रवाहगिरि प्रवाहक् ग्रहान् गृह्णता गृह्णतग्रहान् ग्रहान् गृह्णतसो गृह्णतग्रहान् ग्रहान् गृह्णतस गृह्णतसो गृह्णता गृह्णतस एतमेतकोंसो गृह्णता गृह्णतस एतम् स एतमेतकोंस स एतम् प्रजापतिः प्रजापतिरेतकोंस स एतम् प्रजापतिः एतम् प्रजापतिः प्रजापतिरेतमेतम् प्रजापतिरघुंशमघुंशम् प्रजापतिरेतमेतम् प्रजापतिरघुंशम् प्रजापतिरघुंशमघुंशम् प्रजापतिः प्रजापतिरघुंशमवश्यत पश्यदघुंशम् प्रजापतिः प्रजापतिरघुंशमवश्यत प्रजापतिरप्रजापतिः अघुंशमपश्यत पश्यदघुंशमघुंशमवश्यत्तन्तम पश्यदघुंशमघुंशमवश्यत्तम् अवश्यत्तन्तमपश्यदपश्यत्तमगृह्णीता गृह्णीतमपश्यदपश्यत्तमगृह्णीता तम गृह्णीता गृह्णीतदन्तम गृह्णीत तेन तेना गृह्णीतदन्तम गृह्णीत तेन अगृह्णीतेना गृह्णीता गृह्णीत तेन वै वै तेना गृह्णीता गृह्णीत तेन वै तेन वै वै तेन तेन वै स वै तेन तेन वै सह वै स वै वै स आर्ध्नोदार्ध्नोत्स वै वै स आर्ध्नोद् स आर्ध्नोदार्ध्नोत्स स आर्ध्नोद्यस्य यस्यार्ध्नोत्स स आर्ध्नोद्यस्य आर्ध्नोद्यस्य यस्यार्ध्नोदार्ध्नोद्यस्यैवमेवं यस्यार्ध्नोदार्ध्नोद्यस्यैवम् यस्यैवमेवं यस्य यस्यैवम् विदुषो विदुष एवं यस्य यस्यैवम् विदुषः एवम् विदुषो विदुष एवमेवम् विदुषोगुंशरघुंशिर्विदुष एवमेवम् विदुषोगुंशो विदुषोगुंशरघुंशिर्विदुषो विदुषोगुंशिर्गृह्यते गृह्यते गुंशिर्विदुषो विदुषोगुंशिर्गृह्यते अपुंशिर्दृश्यते दृश्यते पुंशरपुंशिर्दृश्यत अर्ध्नोत्यर्ध्नोति गृह्यते पुंशरपुंशिर्दृश्यत अर्ध्नोति गृह्यत अर्ध्नोत्यर्ध्नोति गृह्यते गृह्यत अर्ध्नोत्येवैवर्ध्नोति गृह्यते गृह्यत अर्ध्नोत्येव अर्ध्नात्येवैवर्ध्नात्यर्ध्नात्येव सकृतभिषदस्य सकृतभिषदस्यैवर्ध्नात्यर्ध्नात्येव सकृतभिषदस्य एव सकृतभिषदस्य सकृतभिषदस्यैवैव सकृतभिषदस्य गृह्णाति गृह्णाति सकृतभिषदस्यैवैव सकृतभिषदस्य गृह्णाति सकृतभिषदस्य गृह्णाति गृह्णाति सकृतभिषदस्य सकृतभिषदस्य गृह्णाति सकृत् सकृद्गृह्णाति सकृतभिषदस्य सकृतभिषदस्य गृह्णाति सकृत् सकृतभिषदस्येति सकृत् अभिषदस्य गृह्णाति सकृत् सकृद्गृह्णाति गृह्णाति सकृद्भिः सकृद्गृह्णाति गृह्णाति सकृद्भिः सकृद्भिः सकृत् सकृद्भिः स स हि सकृत् सकृद्भिः सह हि स स हि हि सतेन तेन स हि हि सतेन सतेन तेन स सतेनार्ध्वोदार्ध्वोत्तेन स सतेनार्ध्वोत् तेनार्ध्वोदार्ध्वोत्तेन तेनार्ध्वान्मनसा मनसार्ध्वोत्तेन तेनार्ध्वान्मनसा आर्ध्वान्मनसार्ध्वोदार्ध्वान्मनसा गृह्णाति गृह्णाति मनसार्ध्वोदार्ध्वान्मनसा गृह्णाति मनसा गृह्णाति गृह्णाति मनसा मनसा गृह्णाति मनोमनो गृह्णाति मनसा मनसा गृह्णाति मनः गृह्णाति मनोमनो गृह्णाति गृह्णाति मन इवेव मनो गृह्णाति गृह्णाति मन इव मन इवेव मनोमन इवहिः मनोमन इवहि इवहिवे वहि प्रजापतिः प्रजापतिरिहि वे वहि प्रजापतिः हि प्रजापतिः प्रजापतिरिहि प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिरिहि प्रजापतिः प्रजापतेः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्या आत्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्यै प्रजापतिरिति प्रजापतिः प्रजापतेरात्या आत्यै प्रजापतेः प्रजापतेरात्या औदुम्बरेण औदुम्बरेणात्यै प्रजापतेः प्रजापतेरात्या औदुम्बरेण प्रजापतेरिति प्रजापतेः आत्या औदुम्बरेण औदुम्बरेणात्या आत्या औदुम्बरेण गृह्णाति गृह्णात्यौदुम्बरेणात्या आत्या औदुम्बरेण गृह्णाति औदुम्बरेण गृह्णाति गृह्णात्यौदुम्बरेण औदुम्बरेण गृह्णात्योर्गोर्गृह्णात्यौदुम्बरेण औदुम्बरेण गृह्णात्योर्गृह्णात्योर्गोर्गृह्णाति गृह्णात्योर्ग्वै वा ऊर्गृह्णाति गृह्णात्योर्ग्वै ऊर्ग्वै वा ऊर्गोर्ग्वा उदुम्बर उदुम्बरो वा ऊर्गोर्ग्वा उदुम्बरः वा उदुम्बर उदुम्बरो वै वा उदुम्बर ऊर्जमूर्जमुदुम्बरो वै वा उदुम्बर ऊर्जम् उदुम्बर ऊर्जमूर्जमुदुम्बर उदुम्बर ऊर्जमेवैवोर्जमुदुम्बर उदुम्बर ऊर्जमेव ऊर्जमेवैवोर्जमूर्जमेव वा वैवोर्जमूर्जमेव वा एवा वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे चतुस्रक्ति चतुस्रक्तिरुन्धे वावरुन्धे चतुस्रक्ति रुन्धे चतुस्रक्ति चतुस्रक्तिरुन्धे रुन्धे चतुस्रक्ति भवति भवति चतुस्रक्तिरुन्धे रुन्धे चतुस्रक्ति भवति चतुस्रक्ति भवति भवति चतुस्रक्ति चतुस्रक्ति भवति दिक्षु दिक्षु भवति चतुस्रक्ति चतुस्रक्ति भवति दिक्षु चतुस्रक्तीति चतुः स्रक्ति भवति दिक्षु दिक्षु भवति भवति दिक्ष्वेवैव दिक्षु भवति भवति दिक्ष्वेव दिक्ष्वेवैव दिक्षु दिक्ष्वेव प्रतिप्रत्येव दिक्षु दिक्ष्वेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति यो यस्तिष्ठति प्रति प्रतिष्ठति यः तिष्ठति यो यस्तिष्ठति तिष्ठति यो वै वै यस्तिष्ठति तिष्ठति यो वै यो वै वै यो यो वा अगुंशोरगुंशोर्वै यो यो वा अगुंशोः वा अगुंशोरगुंशोर्वै वा अगुंशोरायतनमायतनमगुंशोर्वै वा अगुंशोरायतनम् अगुंशोरायतनमायतनमगुंशोरगुंशोरायतनम् वेद वेदायतनमगुंशोरगुंशोरायतनम् वेद आयतनम् वेद वेदायतनमायतनम् वेदायतनवानायतनवान् वेदायतनमायतनम् वेदायतनवान् आयतनमित्यायतनम् वेदायतनवानायतनवान् वेद वेदायतनवान् भवति भवत्यायतनवान् वेद वेदायतनवान् भवति आयतनवान् भवति भवत्यायतनवानायतनवान् भवति वामदेव्यम् वामदेव्यम् भवत्यायतनवानायतनवान् भवति वामदेव्यम् आयतनवानित्यायतनावान् भवति वामदेव्यम् वामदेव्यम् भवति भवति वामदेव्यमितीति वामदेव्यम् भवति भवति वामदेव्यमिति वामदेव्यमितीति वामदेव्यम् वामदेव्यमिति साम सामेति वामदेव्यम् वामदेव्यमिति साम वामदेव्यमिति वामदेव्यम् इति साम सामेतीति साम तत्तत्सामेतीति साम तद् साम तत्तत्साम साम तद्वै वै तत्साम साम तद्वै तद्वै वै तत्तद्वा अस्य वै तत्तद्वा अस्य अस्यास्य वै वा अस्यायतनमायतनमस्य वै वा अस्यायतनम् अस्यायतनमायतनमस्यास्यायतनम् मनसा मनसायतनमस्यास्यायतनम् मनसा आयतनम् मनसा मनसायतनमायतनम् मनसा गायमानो गायमानो मनसायतनमायतनम् मनसा गायमानः आयतनमित्यायतनम् मनसा गायमानो गायमानो मनसा मनसा गायमानो गृह्णाति गृह्णाति गायमानो मनसा मनसा गायमानो गृह्णाति गायमानो गृह्णाति गृह्णाति गायमानो गायमानो गृह्णात्यायतनवानायतनवान् गृह्णाति गायमानो गायमानो गृह्णात्यायतनवान् गृह्णात्यायतनवानायतनवान् गृह्णाति गृह्णात्यायतनवानेवैवायतनवान् गृह्णाति गृह्णात्यायतनवानेव आयतनवानेवैवायतनवानायतनवानेव भवति भवत्येवायतनवानायतनवानेव भवति आयतनवानित्यायतनावान् एव भवति भवत्येवैव भवति यद्यद्भवत्येवैव भवति यत् भवति यद्यद्भवति भवति यदद्धर्युरद्धर्युर्यद्भवति भवति यदद्धर्युः यदद्धर्युरद्धर्युर्यद्यदद्धर्युरगुंशमगुंशमद्धर्युर्यद्यदद्धर्युरगुंशम् अद्धर्युरगुंशमगुंशमद्धर्युरद्धर्युरगुंशम् गृह्णन्गृह्णन्नगुंशमद्धर्युरद्धर्युरगुंशम् गृह्णन्गुंशम् गृह्णन्गृह्णन्नगुंशमगुंशम् गृह्णन्ननगृह्णन्नगुंशमगुंशम् गृह्णन्न गृह्णन्ननगृह्णन् गृह्णन्नार्थयेदर्थयेन्न गृह्णन्गृह्णन्नार्थयेत् नार्थयेदर्थयेन्न नार्थयेदुभाभ्यामभाभ्यामर्थयेन्न नार्थयेदुभाभ्याम् अर्थयेदुभाभ्यामभाभ्यामर्थयेदर्थयेदुभाभ्यान्ननोभाभ्यामर्थयेदर्थयेदुभाभ्यान्न्वाभ्यान्ननोभाभ्यामभाभ्यान्नर्थ्येदर्थेदनोभाभ्यानुभाभ्यान्नर्थ्येत अर्धयेदुभाभ्यामभाभ्यामर्थयेद्यद्यदर्थयेदुभाभ्याम् अर्थयेदुभाभ्यामभाभ्यामर्थयेदर्थयेदुभाभ्यामृध्येतर्थ्येतोभाभ्यामर्थयेदर्थयेदुभाभ्यामृध्येतानवानमनवानमृध्येतोभाभ्यामभाभ्यामृध्येतानवानम् अनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित्यनवानमित अभिव्याभ्यभिव्यनित्यनिदिव्याभ्यभिव्यनिति यनित्यनिति विव्यनित्यमृतमनिति विव्यनित्यमृतम् अनित्यमृतमृतमनित्यनित्यमृतम् वै वा अमृतमनित्यनित्यमृतम् वै अमृतम् वै वा अमृतमृतम् वै हिरण्यको हिरण्यम् वा अमृतमृतम् वै हिरण्यम् वै हिरण्यको हिरण्यम् वै वै हिरण्यमायुरायुर्हिरण्यम् वै वै हिरण्यमायुः हिरण्यमायुरायुर्हिरण्यको हिरण्यमायुः प्राणः प्राण आयुर्हिरण्यको हिरण्यमायुः प्राणः आयुः प्राणः प्राण आयुरायुः प्राण आयुषायुषा प्राण आयुरायुः प्राण आयुषा प्राण आयुषायुषा प्राणः प्राण आयुषैवैवायुषा प्राणः प्राण आयुषैव प्राण इति प्राणः आयुषैवैवायुषायुषैवामृतमृतमेवायुषायुषैवामृतम् एवामृतमृतमेवैवामृतमभ्याभ्यमृतमेवैवामृतमभि अमृतमभ्यामृतमृतमभिधिनोतिधिनोत्यभ्यमृतमृतमभिधिनोति अभिधिनोति धनोत्यभ्यभिधिनोति शतमानकं शतमानम् धिनोत्यभ्यभिधिनोति शतमानम् धिनोति शतमानकं शतमानम् धिनोति शतमानम् भवति भवति शतमानम् धिनोति शतमानम् भवति शतमानम् भवति भवति शतमानकं शतमानम् भवति शतायुः शतायुः भवति शतमानकं शतमानम् भवति शतायुः सशरमानमिति शतात्मानम् भवति शतायुः शतायुः भवति भवति शतायुः पुरुषः पुरुषः शतायुः भवति भवति शतायुः पुरुषः शतायुः पुरुषः पुरुषः शतायुः शतायुः पुरुषश्चतेन्द्रियः शतेन्द्रियः पुरुषश्चतायुः शतायुः पुरुषश्चतेन्द्रियः शतायुरिति शता आयुः पुरुषश्चतेन्द्रियश्चतेन्द्रियः पुरुषः पुरुषश्चतेन्द्रिय आयुष्यायुषतेन्द्रियः पुरुषः पुरुषश्चतेन्द्रिय आयुषि शतेन्द्रिय आयुष्यायुषतेन्द्रियश्चतेन्द्रिय आयुष्येवैवायुषतेन्द्रियश्चतेन्द्रिय आयुष्येव शतेन्द्रिय इति शता इन्द्रियः आयुष्येवैवायुष्यायुष्येवेन्द्रिय इन्द्रिय एवायुष्यायुष्येवेन्द्रिये एवेन्द्रिय इन्द्रिय एवैवेन्द्रिये प्रतिप्रति इन्द्रिय एवैवेन्द्रिये प्रति इन्द्रिये प्रतिप्रति इन्द्रिय इन्द्रिये प्रतिष्ठति तिष्ठति प्रति इन्द्रिय इन्द्रिये प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति तिष्ठतीति तिष्ठति प्रजापतिर्देवेभ्यो देवेभ्यः प्रजापतिः प्रजापतिर्देवेभ्यो यज्ञान् यज्ञान् देवेभ्यः प्रजापतिः प्रजापतिर्देवेभ्यो यज्ञान् प्रजापतिरिति प्रजापतिः देवेभ्यो यज्ञान् यज्ञान् देवेभ्यो देवेभ्यो यज्ञान् व्यादिषद्व्यादिषद्यज्ञान् देवेभ्यो देवेभ्यो यज्ञान् व्यादिषद् यज्ञान् व्यादिषद्व्यादिषद्यज्ञान् यज्ञान् व्यादिषत्सस व्यादिषद्यज्ञान् यज्ञान् व्यादिषत्सः व्यादिषत्सस व्यादिषद्व्यादिषत्सरिचानोरिचानस्य व्यादिषद्व्यादिषत्सरिचानः व्यादिषदिति वि आदिषद् सरिरिचानोरिचानस्य सरिरिचानो मन्यता मन्यतरिचानस्य सरिरिचानो मन्यता रिचानो मन्यता मन्यतरिचानोरिचानो मन्यतसो मन्यतरिचानोरिचानो मन्यतस अमन्यतसो मन्यता मन्यतस यज्ञानाम् यज्ञानागुंसो मन्यता मन्यतस यज्ञानाम् यज्ञानागुंसत यज्ञानागुंषोडशधा षोडशधा यज्ञानागुंसत यज्ञानागुंषोडशधा यज्ञानागुंषोडशधा षोडशधा यज्ञानाम् यज्ञानागुंषोडशधेन्द्रियमिन्द्रियगुंषोडशधा यज्ञानाम् यज्ञानागुंषोडशधेन्द्रियम् षोडशदेन्द्रियमिन्द्रियगुंषोडशधा षोडशदेन्द्रियम् वीर्यम् वीर्यमिन्द्रियगुंषोडशधा षोडशदेन्द्रियम् वीर्यम् षोडशदेति षोडशाधा इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमात्मानमात्मानम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमात्मानम् वीर्यमात्मानमात्मानम् वीर्यम् वीर्यमात्मानमभ्यात्मानम् वीर्यम् वीर्यमात्मानमपि आत्मानमभ्यात्मानमात्मानमभिसगुंसमभ्यात्मानमात्मानमभिसम् अभिसगुंसमभ्यभिसमख्यतदक्षिलत्समभ्यभिसमख्यतत् समख्यतदक्षिलत्सगुंसमख्यलत्तत्तदक्षिलत्सगुंसमख्यलत्तत् अखिलत्तत्तदक्षिलदक्षिलत्तत्षोडशी षोडशी तदक्षिलदक्षिलत्तत्षोडशी तत्षोडशी षोडशी तत्तत्षोडस्य भवद भवत्षोडशी तत्तत्षोडस्य भवद् षोडस्य भवद भवत्षोडशी षोडस्य भवन्ननाभवत्षोडशी षोडस्य भवन्न अभवन्ननाभवद भवन्न वै वै नाभवद भवन्न वै न वै वै न वै षोडशी षोडशी वै न वै षोडशी वै षोडशी षोडशी वै वै षोडशी नाम नाम षोडशी वै वै षोडशी नाम षोडशी नाम नाम षोडशी षोडशी नाम यज्ञो यज्ञो नाम षोडशी षोडशी नाम यज्ञः नाम यज्ञो यज्ञो नाम नाम यज्ञोऽस्त्यस्ति यज्ञो नाम नाम यज्ञोऽस्ति यज्ञोऽस्त्यस्ति यज्ञो यज्ञोऽस्ति यद्यदस्ति यज्ञो यज्ञोऽस्ति यद् अस्ति यद्यदस्त्यस्ति यद्वाववाव यदस्त्यस्ति यद्वाव यद्वाववाव यद्यद्वाव षोडशगुं षोडशं वाव यद्यद्वाव षोडशं वाव षोडशगुं षोडशं वाववाव षोडशग्स्तोत्रग्स्तोत्रगुं षोडशं वाववाव षोडशग्स्तोत्रम् षोडशग्स्तोत्रग्स्तोत्रगुं षोडशगुं षोडशग्स्तोत्रगुं षोडशगुं षोडशग्स्तोत्रगुं षोडशगुं षोडशग्स्तोत्रगुं षोडशम् स्तोत्रगुं षोडशगुं षोडशग्स्तोत्रग्स्तोत्रगुं षोडशगुं शस्त्रगुं शस्त्रगुं षोडशग्स्तोत्रग्स्तोत्रगुं षोडशगुं शस्त्रम् षोडशगुं शस्त्रगुं शस्त्रगुं षोडशगुं षोडशगुं शस्त्रम् तेन तेन शस्त्रगुं षोडशगुं षोडशगुं शस्त्रम् तेन शस्त्रम् तेन तेन शस्त्रगुं शस्त्रम् तेन षोडशी षोडशी तेन शस्त्रगुं शस्त्रम् तेन षोडशी तेन षोडशी षोडशी तेन तेन षोडशी तत्तत् षोडशी तेन तेन षोडशी तत् षोडशी तत्तत् षोडशी षोडशी तत् षोडशिनः षोडशिनस्तत् षोडशी षोडशी तत् षोडशिनः तत्षोडशिनः षोडशिनस्तत्तत् षोडशिनः षोडशित्वगुं षोडशित्वगुं षोडशिनस्तत्तत् षोडशिनः षोडशित्वम् षोडशिनः षोडशित्वगुं षोडशित्वगुं षोडशिनः षोडशिनः षोडशित्वम् यद्यत् षोडशित्वगुं षोडशिनः षोडशिनः षोडशित्वम् यत् षोडशित्वम् यद्यत् षोडशित्वगुं षोडशित्वम् यत् षोडशी षोडशी यत् षोडशित्वगुं षोडशित्वम् यत् षोडशी षोडशित्वमिति षोडशी त्वम् यत्षोडशी षोडशी यद्यत्षोडशी गृह्यते गृह्यते षोडशी यद्यत्षोडशी गृह्यते षोडशी गृह्यते गृह्यते षोडशी षोडशी गृह्यत इन्द्रियमिन्द्रियम् गृह्यते षोडशी षोडशी गृह्यत इन्द्रियम् गृह्यत इन्द्रियमिन्द्रियम् गृह्यते गृह्यत इन्द्रियमेवैवेन्द्रियम् गृह्यते गृह्यत इन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव दत्तदेवेन्द्रियमिन्द्रियमेव तत् एव दत्तदेवैव तद्वीर्यम् वीर्यम् तदेवैव तद्वीर्यम् तद्वीर्यम् वीर्यम् तत्तद्वीर्यम् यजमानो यजमानो वीर्यम् तत्तद्वीर्यम् यजमानः वीर्यम् यजमानो यजमानो वीर्यम् वीर्यम् यजमान आत्मन्नात्मन यजमानो वीर्यम् वीर्यम् यजमान आत्मन् यजमान आत्मन्नात्मन यजमानो यजमान आत्मन् धत्ते दत्त आत्मन यजमानो यजमान आत्मन् धत्ते आत्मन् धत्ते दत्त आत्मन्नात्मन् धत्ते देवेभ्यो देवेभ्यो धत्त आत्मन्नात्मन् धत्ते देवेभ्यः धत्ते देवेभ्यो देवेभ्यो धत्ते धत्ते देवेभ्यो वै वै देवेभ्यो धत्ते धत्ते देवेभ्यो वै देवेभ्यो वै वै देवेभ्यो देवेभ्यो वै सुवर्गस्वर्गो वै देवेभ्यो देवेभ्यो वै सुवर्गः वै सुवर्गस्वर्गो वै वै सुवर्गो लोको लोकस्वर्गो वै वै सुवर्गो लोकः सुवर्गो लोको लोकस्वर्गस्वर्गो लोको न लोकस्वर्गस्वर्गो लोको न सुवर्ग इति सुवर्गः लोको न लोको लोको न प्रप्रण लोको लोको न प्रप्रणन प्राभवद भवत्प्रणन प्राभवत् प्राभवद भवत्प्रप्राभवत्तेते भवत्प्रप्राभवत्ते भवत्तेते भवद भवत्त एतमेतन्ते भवद भवत्त एतम् त एतमेतन्तेत एतकोषोडशिनकं षोडशिनमेतन्तेत एतकं षोडशिनम् एतकोषोडशिनकं षोडशिनमेतमेतकं षोडशिनमपश्यन्नपश्यन् षोडशिनमेतमेतकं षोडशिनमपश्यन् षोडशिनमपश्यन्नपश्यन् षोडशिनकं षोडशिनमपश्यन्तमपश्यन् षोडशिनकं षोडशिनमपश्यन्तम् अपश्यन्तमपश्यन्नपश्यन्तमगृह्णता गृह्णततमपश्यन्नपश्यन्तमगृह्णता तमगृह्णता गृह्णततन्तमगृह्णततस्ततो गृह्णततन्तमगृह्णततः अगृह्णततस्ततो गृह्णता गृह्णततो वै वै ततो गृह्णता गृह्णततो वै ततो वै वै ततस्ततो वैदेभ्यस्तेभ्यो वै ततस्ततो वैदेभ्यः वैदेभ्यस्तेभ्यो वै वैदेभ्यः स्वर्गस्वर्गस्तेभ्यो वै वैदेभ्यः स्वर्गः तेभ्यः स्वर्गस्वर्गस्तेभ्यस्तेभ्यः स्वर्गो लोको लोकस्वर्गस्तेभ्यस्तेभ्यः स्वर्गो लोकः स्वर्गो लोको लोकस्वर्गस्वर्गो लोकः प्रप्रलोकस्वर्गस्वर्गो लोकः प्र सुवर्ग इति सुवहागः लोकः प्रप्रलोको लोकः प्राभवद भवत्प्रलोको लोकः प्राभवत् प्राभवद भवत्प्रप्राभवद्यद्यद भवत्प्रप्राभवद्यत् अभवद्यद्यद भवद भवद्यत्षोडशी षोडशी यद भवद भवद्यत्षोडशी यत् षोडशी षोडशी यद्यत्षोडशी गृह्यते गृह्यते षोडशी यद्यत्षोडशी गृह्यते षोडशी गृह्यते गृह्यते षोडशी षोडशी गृह्यते सुवर्गस्य सुवर्गस्य गृह्यते षोडशी षोडशी गृह्यते सुवर्गस्य गृह्यते सुवर्गस्य सुवर्गस्य गृह्यते गृह्यते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य गृह्यते गृह्यते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिजित्या अभिजित्ये लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिजित्ये सुवर्गस्येति सुवहारणस्य लोकस्याभिजित्या अभिजित्ये लोकस्य लोकस्याभिजित्या इन्द्र इन्द्रोऽभिजित्ये लोकस्य लोकस्याभिजित्या इन्द्रः अभिजित्या इन्द्र इन्द्रोऽभिजित्या अभिजित्या इन्द्रो वै वा इन्द्रोऽभिजित्या अभिजित्या इन्द्रो वै अभिजित्या इत्यभिजित्ये इन्द्रो वै वा इन्द्र इन्द्रो वै देवानाम् देवानाम् वा इन्द्र इन्द्रो वै देवानाम् वै देवानाम् देवानाम् वै वै देवानामानुजावर अनुजावरो देवानाम् वै वै देवानामानुजावरः देवानामानुजावर अनुजावरो देवानाम् देवानामानुजावर आसीदासीदानुजावरो देवानाम् देवानामानुजावर आसीत् आनुजावर आसीदासीदानुजावर अनुजावर आसीत् स आसीदानुजावर अनुजावर आसीत् स आनुजावर इत्यानुजावर आसीत् स आसीदासीत् स प्रजापतिम् प्रजापतिकं स आसीदासीत् स प्रजापतिम् स प्रजापतिम् प्रजापतिकोंस स प्रजापतिमुपाप प्रजापतिकोंस स प्रजापतिमुप प्रजापतिमुपाप प्रजापतिम् प्रजापतिमुपाधावत धावदुप प्रजापतिम् प्रजापतिमुपाधावत प्रजापतिमिति प्रजापतिम् उपाधावत धावदुपोपाधावत्तस्मै तस्मा अधावदुपोपाधावत्तस्मै अधावत्तस्मै तस्मा अधावत धावत्तस्मा एतमेतम् तस्मा अधावत धावत्तस्मा एतम् तस्मा एतमेतम् तस्मै तस्मा एतकोषोडशिनकोषोडशिनमेतम् तस्मै तस्मा एतकोषोडशिनम् एतकोंषोडशिनं कोंषोडशिनमेतमेतकोंषोडशिनं प्रप्रषोडशिनमेतमेतकोंषोडशिनं प्रा षोडशिनं प्रप्रषोडशिनं कोंषोडशिनं प्रायच्छद यच्छत् प्रषोडशिनं कोंषोडशिनं प्रायच्छद प्रायच्छद यच्छत्र प्रायच्छत्तन्तम यच्छत्र प्रायच्छत्तम् अयच्छत्तन्तम यच्छद यच्छत्तम गृह्णीता गृह्णेत तम यच्छद यच्छत्तम गृह्णीता तम गृह्णेता गृह्णेतदन्तम गृह्णेतदस्तुतो गृह्णेतदन्तम गृह्णेतदतः अगृह्णेतदस्तुतो गृह्णेता गृह्णेत ततो वै वै ततो गृह्णेता गृह्णेत ततो वै ततो वै वै ततस्ततो वै स वै ततस्ततो वै सः वै स वै वै सोऽग्रमग्रगोस वै वै सोऽग्रम् सोऽग्रमग्रगोस सोऽग्रम् देवतानाम् देवतानामग्रगोस सोऽग्रम् देवतानाम् अग्रम् देवतानाम् देवतानामग्रमग्रम् देवतानाम् परिपरि देवतानामग्रमग्रम् देवतानाम् परि देवतानाम् परिपरि देवतानाम् देवतानाम् पर्यैदैः परिदेवतानाम् देवतानाम् पर्यैत् पर्यैदैः परिपर्यैत्यस्य यस्यैवमेवं यस्यैवं विदुषो विदुष एवं यस्यैवं विदुष एवं विदुषो विदुष एवमेवं विदुष षोडशी षोडशी विदुष एवमेवं विदुष षोडशी विदुष षोडशी षोडशी विदुषो विदुष षोडशी गृह्यते गृह्यते षोडशी विदुषो विदुष षोडशी गृह्यते षोडशी गृह्यते गृह्यते षोडशी षोडशी गृह्यते ग्रमग्रं गृह्यते षोडशी षोडशी गृह्यते ग्रम् गृह्यते ग्रमग्रं गृह्यते गृह्यते क्रमेवैवाग्रं गृह्यते गृह्यते क्रमेव अग्रमेवैवाग्रमक्रमेव समानानाकुं समानानामेवाग्रमक्रमेव समानानाम् एव समानानाकुं समानानामेवैव समानानाम् परिपरि समानानामेवैव समानानाम् परि समानानाम् परिपरि समानानाकुं समानानाम् पर्येत्येति परि समानानाकुं समानानाम् पर्येति पर्येत्येति परिपर्येति प्रातःसवने प्रातःसवन एति परिपर्येति प्रातःसवने एति प्रातःसवने प्रातःसवन एत्येति प्रातःसवने गृह्णाति गृह्णाति प्रातःसवन एत्येति प्रातःसवने गृह्णाति प्रातःसवने गृह्णाति गृह्णाति प्रातःसवने प्रातःसवने गृह्णाति वज्र वज्र गृह्णाति प्रातःसवने प्रातःसवने गृह्णाति वज्रः प्रातःसवन इति प्रातः सवने गृह्णाति वज्रो वज्र गृह्णाति गृह्णाति वज्रो वै वै वज्रो गृह्णाति गृह्णाति वज्रो वै वज्रो वै वै वज्रो वज्रो वै षोडशी षोडशी वै वज्रो वज्रो वै षोडशी वै षोडशी षोडशी वै वै षोडशी वज्रो वज्र षोडशी वै वै षोडशी वज्रः षोडशी वज्रो वज्र षोडशी षोडशी वज्रः प्रातःसवनम् प्रातःसवनम् वज्र षोडशी षोडशी वज्रः प्रातःसवनम् वज्रः प्रातःसवनम् प्रातःसवनम् वज्रो वज्रः प्रातःसवनग्र स्वात् स्वात् प्रातःसवनम् वज्रो वज्रः प्रातःसवनग्र स्वात् प्रातःसवनग्र स्वात् स्वात् प्रातःसवनम् प्रातःसवनग्र स्वादेवैव स्वात् प्रातःसवनम् प्रातःसवनग्र स्वादेव प्रातःसवनमिति प्रातः सवनम् स्वादेवैव स्वात् स्वादेवैनमेनमेव स्वात् स्वादेवैनम् एवैनमेनमेवैवैनय्योनेर्योनेरेनमेवैवैनय्योनेः एनय्योनेर्योनेरेनमेनय्योनेर्निर्निर्योनेर्योनेर्योनेर्योनेर्निर्योनेर्योनेर्निर्निर्योनेर्योनेर्निर्गृह्णाति गृह्णाति निर्योनेर्योनेर्निर्गृह्णाति निर्गृह्णाति गृह्णाति निर्निर्गृह्णाति सवने सवने सवने सवने गृह्णाति निर्निर्गृह्णाति सवने सवने गृह्णाति सवने सवने सवने सवने गृह्णाति गृह्णाति सवने सवनेभ्यभि सवने सवने गृह्णाति गृह्णाति सवने सवनेभि सवने सवनेभ्यभि सवने सवने सवने सवनेभि गृह्णाति गृह्णात्यभि सवने सवने सवने सवनेभि गृह्णाति सवने सवन इति सवने सवने अभिगृह्णाति गृह्णात्यभ्यभि गृह्णाति सवनात् सवनात् सवनात् सवनात् गृह्णात्यभ्यभि गृह्णाति सवनात् सवनात् गृह्णाति सवनात् सवनात् सवनात् सवनात् गृह्णाति गृह्णाति सवनात् सवनादेवैव सवनात् सवनात् गृह्णाति गृह्णाति सवनात् सवनादेव सवनात् सवनादेवैव सवनात् सवनात् सवनात् सवनादेवैनमेनमेव सवनात् सवनात् सवनात् सवनादेवैनम् सवनात् सवनादिति सवनात् सवनात् एवैनमेनमेवैवैनम् प्रप्रैनमेवैवैनम् प्र एनम् प्रप्रैनमेनम् प्रजनयति जनयति प्रैनमेनम् प्रजनयति प्रजनयति जनयति प्रप्रजनयति तृतीयसवने तृतीयसवने जनयति प्रप्रजनयति तृतीयसवने जनयति तृतीयसवने तृतीयसवने जनयति जनयति तृतीयसवने पशुकामस्य पशुकामस्य तृतीयसवने जनयति जनयति तृतीयसवने पशुकामस्य तृतीयसवने पशुकामस्य पशुकामस्य तृतीयसवने तृतीयसवने पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्य तृतीयसवने तृतीयसवने पशुकामस्य गृह्णीयात् तृतीयसवन इति तृतीयात् सवने पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् वज्र वज्र गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् वज्रः पशुकामस्येति पशुकामस्य गृह्णीयात् वज्रो वज्रो गृह्णीयात् गृह्णीयात् वज्रो वै वै वज्रो गृह्णीयात् गृह्णीयात् वज्रो वै वज्रो वै वै वज्रो वज्रो वै षोडशी षोडशी वै वज्रो वज्रो वै षोडशी वै षोडशी षोडशी वै वै षोडशी पशवः पशवः षोडशी वै वै षोडशी पशवः षोडशी पशवः पशवः षोडशी षोडशी पशवस्तृतीयसमनम् तृतीयसमनम् पशवः षोडशी षोडशी पशवस्तृतीयसमनम् पशवस्तृतीयसमनम् तृतीयसमनम् पशवः पशवस्तृतीयसमनम् वज्रेण वज्रेण तृतीयसमनम् पशवः पशवस्तृतीयसमनम् वज्रेण तृतीयसमनम् वज्रेण वज्रेण तृतीयसमनम् तृतीयसमनम् वज्रेणैवैव वज्रेण तृतीयसमनम् तृतीयसमनम् वज्रेणैव तृतीयसमनमिति तृतीया सवनम् वज्रेणैवैव वज्रेण वज्रेणैवास्मास्मा एव वज्रेण वज्रेणैवास्मै एवास्मास्मा एवैवास्मै तृतीयसमनात् तृतीयसमनादस्मा एवैवास्मै तृतीयसमनात् अस्मै तृतीयसमनात् तृतीयसमनादस्मा अस्मै तृतीयसमनात् पशून् पशून् तृतीयसमनादस्मा अस्मै तृतीयसमनात् पशून् तृतीयसमनात् पशून् पशून् तृतीयसमनात् तृतीयसमनात् पशून वाव पशून् तृतीयसमनात् तृतीयसमनात् पशून वा तृतीयसमनादिति तृतीया समनात् पशून वाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धेन रुन्धे वावरुन्धेन रुन्धेन रुन्धे रुन्धेनोक्ष उक्षेन रुन्धे रुन्धेनोक्षे नोक्ष उक्षेन नोक्षे गृह्णीयात् गृह्णीयादुक्षेन नोक्षे गृह्णीयात् उक्षे गृह्णीयात् गृह्णीयादुक्ष उक्षे गृह्णीयात् प्रजा प्रजा गृह्णीयादुक्ष उक्षे गृह्णीयात् प्रजा गृह्णीयात् प्रजा प्रजा गृह्णीयात् गृह्णीयात् प्रजा वै वै प्रजा गृह्णीयात् गृह्णीयात् प्रजा वै प्रजा वै वै प्रजा प्रजा वै पशवः पशवो वै प्रजा प्रजा वै पशवः प्रजेति प्राजा वै पशवः पशवो वै वै पशव उत्थान्युत्थानि पशवो वै वै पशव उत्थानि पशव उत्थान्युत्थानि पशवः पशव उत्थानि यद्यदुक्थानि पशवः पशव उत्थानि यद् उत्थानि यद्यदुक्थान्युत्थानि गिरुक्ष उच्छे यदुक्थान्युत्थानि गिरुक्षे यदुक्ष उक्षे यद्यदुक्षे गृह्णीयात् गृह्णीयादुक्षे यद्यदुक्षे गृह्णीयात् उक्षे गृह्णीयात् गृह्णीयादुक्ष उक्षे गृह्णीयात् प्रजाम् प्रजाम् गृह्णीयादुक्ष उक्षे गृह्णीयात् प्रजाम् गृह्णीयात् प्रजाम् प्रजाम् गृह्णीयात् गृह्णीयात् प्रजाम् पशून् पशून् प्रजाम् गृह्णीयात् गृह्णीयात् प्रजाम् पशून् प्रजाम् पशून् पशून् प्रजाम् प्रजाम् पशूनस्यास्य पशून् प्रजाम् प्रजाम् पशूनस्य प्रजामिति प्राजाम् पशूनस्यास्य पशून् पशूनस्य निर्निरस्य पशून् पशूनस्य निः अस्य निर्निरस्यास्य निर्दहेर्दहे निरस्यास्य निर्दहे निर्दहेर्दहे निर्निर्दहेदति रात्रे रात्रेदहे निर्निर्दहेदति रात्रे दहेरदरात्रेति रात्रे दहेद्दहेरति रात्रे पशुकामस्य पशुकामस्यादि रात्रे दहेद्दहेरति रात्रे पशुकामस्य अतिरात्रे पशुकामस्य पशुकामस्यादि रात्रेति रात्रे पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्यादि रात्रेति रात्रे पशुकामस्य गृह्णीयात् अतिरात्र इत्यधिरात्रे पशुकामस्य गृह्णीयात् गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् वज्रो वज्रो गृह्णीयात् पशुकामस्य पशुकामस्य गृह्णीयात् वज्रः पशुकामस्येति पशु कामस्य गृह्णीयात् वज्रो वज्रो गृह्णीयात् गृह्णीयात् वज्रो वै वै वज्रो गृह्णीयात् गृह्णीयात् वज्रो वै वज्रो वै वै वज्रो वज्रो वै षोडशी षोडशी वै वज्रो वज्रो वै षोडशी वै षोडशी षोडशी वै वै षोडशी वज्रेण वज्रेण षोडशी वै वै षोडशी वज्रेण षोडशी वज्रेण वज्रेण षोडशी षोडशी वज्रेणैवैव वज्रेण षोडशी षोडशी वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैवास्मा अस्मा एव वज्रेण वज्रेणैवास्मै एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशूनवरुध्या वरुध्य पशूनस्मा अस्मै पशूनवरुध्या पशूनवरुध्या वरुध्य पशून् पशूनवरुध्य रात्र्या रात्र्या वरुध्य पशून् पशूनवरुध्य रात्र्या अवरुध्य रात्र्या रात्र्या वरुध्या वरुध्य रात्र्योपरिष्टादुपरिष्टाद् रात्र्या वरुध्या वरुध्य रात्र्योपरिष्टात् अवरुध्येत्यवारुध्य रात्र्योपरिष्टादुपरिष्टाद् रात्र्या रात्र्योपरिष्टाच्छमैति शमयत्युपरिष्टाद् रात्र्या रात्र्योपरिष्टाच्छमैति उपरिष्टाच्छमैति शमयत्युपरिष्टादुपरिष्टाच्छमयत्यप्यपि शमयत्युपरिष्टादुपरिष्टाच्छमयत्यपि शमयत्यप्यपि शमयति शमयत्यप्यग्निष्टो मे अग्निष्टोमेऽपि शमयति शमयत्यप्यग्निष्टो मे अप्यग्निष्टो मे अग्निष्टो मेऽप्यप्यग्निष्टो मे राजन्यस्य राजन्यस्याग्निष्टो मेऽप्यप्यग्निष्टो मे राजन्यस्य अग्निष्टो मे राजन्यस्य राजन्यस्याग्निष्टो मे अग्निष्टो मे राजन्यस्य गृह्णीयात् गृह्णीयात् राजन्यस्याग्निष्टो मे अग्निष्टो मे राजन्यस्य गृह्णीयात् अग्निष्टोम इत्यग्निष्टो मे राजन्यस्य गृह्णीयात् गृह्णीयात् राजन्यस्य राजन्यस्य गृह्णीयात् व्यावृत्कामो व्यावृत्कामो गृह्णीयात् राजन्यस्य राजन्यस्य गृह्णीयात् व्यावृत्कामः गृह्णीयात् व्यावृत्कामो व्यावृत्कामो गृह्णीयात् गृह्णीयात् व्यावृत्कामो हि व्यावृत्कामो गृह्णीयात् गृह्णीयात् व्यावृत्कामो हि व्यावृत्कामो हि व्यावृत्कामो व्यावृत्कामो हि राजन्यो राजन्यो हि व्यावृत्कामो व्यावृत्कामो हि राजन्यः व्यावृत्काम इति व्यावृतो कामः हिराजन्यो राजन्यो हिराजन्यो यजते यजते राजन्यो हिराजन्यो यजते राजन्यो यजते यजते राजन्यो राजन्यो यजते सान्धे सान्धे यजते राजन्यो राजन्यो यजते सान्धे यजते सान्धे सान्धे यजते यजते सान्म एवैव सान्धे यजते यजते सान्म एव सान्ध एवैव सान्धे सान्म एवास्म अस्म एव सान्धे सान्म एवास्मैः सान्ध इति सा अह्ने एवास्म अस्म एवैवास्मै वज्रम् वज्रमस्म एवैवास्मै वज्रम् अस्मै वज्रम् वज्रमस्मास्मै वज्रम् गृह्णाति गृह्णाति वज्रमस्मास्मै वज्रम् गृह्णाति वज्रम् गृह्णाति गृह्णाति वज्रम् वज्रम् गृह्णाति स गृह्णाति वज्रम् वज्रम् गृह्णाति सः गृह्णाति स गृह्णाति गृह्णाति स एनमेन कोस गृह्णाति गृह्णाति स एनम् स एनमेन कोस स एनम् वज्र वज्र एन कोस स एनम् वज्रः एनम् वज्र वज्र एनमेनम् वज्र भूत्यै भूत्यै वज्र एनमेनम् वज्र भूत्यै वज्र भूत्यै भूत्यै वज्र वज्र भूत्या इन्द इन्धे भूत्यै वज्र भूत्या इन्धे भूत्या इन्द इन्धे भूत्यै भूत्या इन्धे निर्निरिन्धे भूत्यै भूत्या इन्धेनिः इन्धे निर्निरिन्ध इन्धे निर्वाभा निरिन्ध इन्धे निर्वाभा निर्निर्वा दहति दहति वा निर्निर्वा दहति वादहति दहति वा वादहत्येकविपुंशमेकविपुंशन्दहति वा वादहत्येकविपुंशम् दहत्येकविपुंशमेकविपुंशन्दहति दहत्येकविपुंशग्रस्तोत्रग्रस्तोत्रमेकविपुंशन्दहति दहत्येकविपुंशग्रस्तोत्रम् एकविपुंशग्रस्तोत्रग्रस्तोत्रमेकविपुंशमेकविपुंशग्रस्तोत्रम् भवति भवति स्तोत्रमेकविपुंशमेकविपुंशग्रस्तोत्रम् भवति एकविपुंशमित्येका विपुंशम् स्तोत्रम् भवति भवति स्तोत्रग्रस्तोत्रम् भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति स्तोत्रग्रस्तोत्रम् भवति प्रतिष्ठित्यै भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै हरिवद्धरिवत् प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै हरिवद् प्रतिष्ठित्यै हरिवद्धरिवत् प्रतिष्ठित्यै प्रतिष्ठित्यै हरिवक्षस्य देशस्य दे हरिवत् प्रतिष्ठित्यै प्रतिष्ठित्यै हरिवक्षस्य दे प्रतिष्ठित्या इति प्रतिष्ठित्यैः हरिवक्षस्य देशस्य दे हरिवद्धरिवक्षस्य द इन्द्रस्येन्द्रस्य शस्य दे हरिवद्धरिवक्षस्य द इन्द्रस्य हरिवदिति हरिवत् शस्य द इन्द्रस्येन्द्रस्य शस्य देशस्य द इन्द्रस्य प्रियम् प्रियमिन्द्रस्य शस्य देशस्य द इन्द्रस्य प्रियम् इन्द्रस्य प्रियम् प्रियमिन्द्रस्येन्द्रस्य प्रियम् धाम धाम प्रियमिन्द्रस्येन्द्रस्य प्रियम् धाम प्रियम् धाम धाम प्रियम् प्रियम् धामोपोप धाम प्रियम् प्रियम् धामोप धामोपोपधाम धामोप आप्नोत्याप्नोत्युपधाम धामोप आप्नोति उपा आप्नोत्याप्नोत्युपोप आप्नोति कनीयागुंसि कनीयागुस्याप्नोत्युपोप आप्नोति कनीयागुंसि आप्नोति कनीयागुंसि कनीयागुस्याप्नोत्याप्नोति कनीयागुंसि वै वै कनीयागुस्याप्नोत्याप्नोति कनीयागुंसि वै कनीयागुंसि वै वै कनीयागुंसि कनीयागुंसि वै देवेषु देवेषु वै कनीयागुंसि कनीयागुंसि वै देवेषु वै देवेषु देवेषु वै वै देवेषु छन्दागुंसि छन्दागुंसि देवेषु वै वै देवेषु छन्दागुंसि देवेषु छन्दागुंसि छन्दागुंसि देवेषु देवेषु छन्दागुस्यासन्नासञ्छन्दागुंसि देवेषु देवेषु छन्दागुस्यासन्न छन्दागुस्यासन्नासञ्छन्दागुंसि छन्दागुस्यासञ्ज्यायागुंसि ज्यायागुस्यासञ्छन्दागुंसि छन्दागुस्यासञ्ज्यायागुंसि आसञ्ज्यायागुंसि ज्यायागुस्यासन्नासञ्ज्यायागुस्य सुरेष्व सुरेषु ज्यायागुस्यासन्नासञ्ज्यायागुस्य सुरेषु ज्यायागुस्य सुरेष्व सुरेषु ज्यायागुंसि ज्यायागुस्य सुरेषु ते ते सुरेषु ज्यायागुंसि ज्यायागुस्य सुरेषु ते असुरेषु ते ते सुरेष्व सुरेषु ते देवा देवास्ते सुरेष्व सुरेषु ते देवाः ते देवा देवास्ते ते देवाः कनीयसा कनीयसा देवास्ते ते देवाः कनीयसा देवाः कनीयसा कनीयसा देवा देवाः कनीयसा छन्दसा छन्दसा कनीयसा देवा देवाः कनीयसा छन्दसा कनीयसा छन्दसा छन्दसा कनीयसा कनीयसा छन्दसाज्यायोज्यायच्छन्दसा कनीयसा कनीयसा छन्दसाज्यायः छन्दसाज्यायोज्यायच्छन्दसा छन्दसाज्यायोभ्यविद्यायच्छन्दसा छन्दसाज्यायोभि ज्यायोभ्यविद्यायोज्यायोभिविद्यविद्यायोज्यायोभिः अभिभिव्या अभ्यभिव्यशकुंसन्न शकुंसन्व्या अभ्यभिव्यशकुंसन्न विषकुंसन्न शकुंसन् विव्यशकुंसन्ततस्ततो शकुंसन् विव्यशकुंसन्ततः अशकुंसन्ततस्ततो शकुंसन्न शकुंसन्ततो वै वै ततो शकुंसन्न शकुंसन्ततो वै ततो वै वै ततस्ततो वै ते ते वै ततस्ततो वै ते वै ते ते वै वै ते सुराणामसुराणान्ते वै वै ते सुराणाम् ते सुराणामसुराणान्ते ते सुराणाम् लोकम् लोकमसुराणान्ते ते सुराणाम् लोकम् असुराणाम् लोकम् लोकमसुराणामसुराणाम् लोकमवृञ्जता वृञ्जत लोकमसुराणामसुराणाम् लोकमवृञ्जत लोकमवृञ्जता वृञ्जत लोकम् लोकमवृञ्जत यद्यत वृञ्जत लोकम् लोकमवृञ्जत यत् अवृञ्जत यद्यत वृञ्जता वृञ्जत यत्कनीयसा कनीयसा यद वृञ्जता वृञ्जत यत्कनीयसा यत्कनीयसा कनीयसा यद्यत्कनीयसा छन्दसा छन्दसा कनीयसा यद्यत्कनीयसा छन्दसा कनीयसा छन्दसा छन्दसा कनीयसा कनीयसा छन्दसा अध्यायोऽध्यायश्छन्दसा कनीयसा कनीयसा छन्दसा अध्यायः छन्दसाध्यायोऽध्यायश्छन्दसा छन्दसाध्यायश्छन्दश्छन्दोऽध्यायश्छन्दसा छन्दसाध्यायश्छन्दः अध्यायोऽध्यायोऽध्यायोऽध्यायोऽध्यायोऽध्यायश्छन्दोऽभि छन्दोऽभ्यविच्छन्दश्छन्दोऽभिविषकुंसदिविषकुंसत्यभिच्छन्दश्छन्दोऽभिविषकुंसदि अभिविषकुंसदिविषकुंसत्यभ्यभिविषकुंसदिभ्रातृव्यस्य भ्रातृव्यस्य विषकुंसत्यभ्यभिविषकुंसदिभ्रातृव्यस्यैवैव भ्रातृव्यस्य विषकुंसदिभ्रातृव्यस्यैव तल्लोकम् लोकम् तत्तम् लोकम् वृन्ते वृन्ते लोकम् तत्तम् लोकम् वृन्ते लोकम् वृन्ते वृन्ते लोकम् लोकम् वृन्ते षट् षट् वृन्ते लोकम् लोकम् वृन्ते षट् वृन्ते षट् षट् वृन्ते वृन्ते षडक्षराण्यक्षराणि षट् वृन्ते वृन्ते षडक्षराणि षडक्षराण्यक्षराणि षट् षडक्षराण्यत्यक्षराणि षट् षडक्षराण्यति अक्षराण्यत्यक्षराण्यक्षराण्यति रेचयन्ति रेचयन्त्यक्षराण्यक्षराण्यति रेचयन्ति अतिरेचयन्ति रेचयन्त्यच्यति रेचयन्ति षट् षट् रेचयन्त्यच्यति रेचयन्ति षट् रेचयन्ति षट् षट् रेचयन्ति रेचयन्ति षट् वै वै षट् रेचयन्ति रेचयन्ति षट् वै षट् वै वै षट् षट् वा ऋतव ऋतवो वै षट् षट् वा ऋतवः वा ऋतव ऋतवो वै वा ऋतव ऋतून् ऋतून् ऋतवो वै वा ऋतव ऋतून् ऋतव ऋतून् ऋतून् ऋतव ऋतव ऋतूने वै वर्तून् ऋतव ऋतव ऋतूनेव ऋतूने वै वर्तून् ऋतूनेव प्रीणादि प्रीणात्येवर्त्वं ऋतूनेव प्रीणादि एव प्रीणादि प्रीणात्येवैव प्रीणादि चत्वारि चत्वारि प्रीणात्येवैव प्रीणादि चत्वारि प्रीणादि चत्वारि चत्वारि प्रीणादि प्रीणादि चत्वारि पूर्वाणि पूर्वाणि चत्वारि प्रीणादि प्रीणादि चत्वारि पूर्वाणि चत्वारि पूर्वाणि पूर्वाणि चत्वारि चत्वारि पूर्वाण्यभाव पूर्वाणि चत्वारि चत्वारि पूर्वाण्यव पूर्वाण्यभाव पूर्वाणि पूर्वाण्यव कल्पयन्ति कल्पयन्त्यव पूर्वाणि पूर्वाण्यव कल्पयन्ति अवकल्पयन्ति कल्पयन्ति वावकल्पयन्ति चतुष्पदश्चतुष्पदः कल्पयन्ति वावकल्पयन्ति चतुष्पदः कल्पयन्ति चतुष्पदश्चतुष्पदः कल्पयन्ति कल्पयन्ति चतुष्पद एवैव चतुष्पदः कल्पयन्ति कल्पयन्ति चतुष्पद एव चतुष्पद एवैव चतुष्पदश्चतुष्पद एव पशून् पशूनेव चतुष्पदश्चतुष्पद एव पशून् चतुष्पद इति चतुः पदः एव पशून् पशूनेवैव पशूनवाव पशूनेवैव पशूनव पशूनवाम पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धे द्वे द्वे रुन्धे वावरुन्धे द्वे रुन्धे द्वे द्वे रुन्धे रुन्धे द्वे उत्तरे उत्तरे द्वे रुन्धे रुन्धे द्वे उत्तरे द्वे उत्तरे उत्तरे द्वे द्वे उत्तरे द्विपदो द्विपद उत्तरे द्वे द्वे उत्तरे द्विपदः द्वे इति द्वे उत्तरे द्विपदो द्विपद उत्तरे उत्तरे द्विपद एवैव द्विपद उत्तरे उत्तरे द्विपद एव उत्तरे इत्युदुत्तरे द्विपद एवैव द्विपदो द्विपद एवावैव द्विपदो द्विपद एवाव द्विपद इति द्विपदः एवावावैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे नुष्टुभमनुष्टुभगो रुन्धे वावरुन्धे नुष्टुभम् रुन्धे नुष्टुभमनुष्टुभगो रुन्धे रुन्धे नुष्टुभमभ्या अभ्यनुष्टुभगो रुन्धे रुन्धे नुष्टुभमभि अनुष्टुभमभ्या अभ्यनुष्टुभमनुष्टुभमभिसकुंसमभ्यनुष्टुभमनुष्टुभमभिसम् अनुष्टुभमित्यनोऽस्तुभम् अभिसकुंसमभ्यभिसम्पादयन्ति पादयन्ति समभ्यभिसम्पादयन्ति सम्पादयन्ति पादयन्ति सकुंसम्पादयन्ति वाक् वाक्पादयन्ति सकुंसम्पादयन्ति वाक् पादयन्ति वाक् वाक्पादयन्ति पादयन्ति वाक् वै वै वाक्पादयन्ति पादयन्ति वाक् वै वाक् वै वै वाक् वाक् वा अनुष्टुभनुष्टुभ वै वाक् वाक् वा अनुष्टुभ वा अनुष्टुवनुष्टुवैव अनुष्टप्तस्मादनुष्टुवैव अनुष्टप्तस्मात् अनुष्टप्तस्मात्तस्मादनुष्टुवनुष्टप्तस्मात् प्राणानाम् प्राणानाम् तस्मादनुष्टुवनुष्टप्तस्मात् प्राणानाम् अनुष्टमित्यनोऽस्तु तस्मात् प्राणानाम् प्राणानाम् तस्मात्तस्मात् प्राणानाम् वाग्वाक् प्राणानाम् तस्मात्तस्मात् प्राणानाम् वाग् प्राणानाम् वाग्वाक् प्राणानाम् प्राणानाम् वागुत्तमोत्तमा वाक् प्राणानाम् प्राणानाम् वागुत्तमा प्राणानामिति प्राणानाम् वागुत्तमोत्तमा वाग्वागुत्तमा समयाविशुते समयाविशुत उत्तमा वाग्वागुत्तमा समयाविशुते उत्तमा समयाविशुते समयाविशुत उत्तमोत्तमा समयाविशुते सूर्ये सूर्ये समयाविशुत उत्तमोत्तमा समयाविशुते सूर्ये समयाविशुत्युदोत्तमा समयाविशुते सूर्ये सूर्ये समयाविशुते समयाविशुते सूर्ये षोडशिनः षोडशिनः सूर्ये समयाविशुते समयाविशुते सूर्ये षोडशिनः समयाविशुत इति समयाविशुते सूर्ये षोडशिनः षोडशिनः सूर्ये सूर्ये षोडशिनस्तोत्रग्स्तोत्रगुणषोडशिनः सूर्ये सूर्ये षोडशिनस्तोत्रम् षोडशिनस्तोत्रग्स्तोत्रगुणषोडशिनः षोडशिनस्तोत्रमुपाकरोत्युपाकरोति स्तोत्रगुणषोडशिनः षोडशिनस्तोत्रमुपाकरोति स्तोत्रमुपाकरोत्युपाकरोति स्तोत्रग्स्तोत्रमुपाकरोत्येतस्मिन्नेतस्मिन्नुपाकरोति स्तोत्रग्स्तोत्रमुपाकरोत्येतस्मिन् उपाकरोत्येतस्मिन्नेतस्मिन्नुपाकरोत्युपाकरोत्येतस्मिन् वै वा एतस्मिन्नुपाकरोत्युपाकरोत्येतस्मिन् वै उपाकरोदीत्युपाकरोति एतस्मिन् वै वा एतस्मिन्नेतस्मिन् वै लोके लोके वा एतस्मिन्नेतस्मिन् वै लोके वै लोके लोके वै वै लोक इन्द्र इन्द्रो लोके वै वै लोक इन्द्रः लोक इन्द्र इन्द्रो लोके लोक इन्द्रो वृत्रम् वृत्रमिन्द्रो लोके लोक इन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन् वृत्रमहन्नहन् वृत्रम् वृत्रमहन् साक्षात् साक्षादहन् वृत्रम् वृत्रमहन् साक्षात् अहन् साक्षात् साक्षादहन्नहन् साक्षादेवैव साक्षादहन्नहन् साक्षादेव साक्षादेवैव साक्षात् साक्षादेव वज्रम् वज्रमेव साक्षात् साक्षादेव वज्रम् साक्षादिति सा अक्षात् एव वज्रम् वज्रमेवैव वज्रम् भ्रातृव्याय भ्रातृव्याय वज्रमेवैव वज्रम् भ्रातृव्याय वज्रम् भ्रातृव्याय भ्रातृव्याय वज्रम् वज्रम् भ्रातृव्याय प्रप्रभ्रातृव्याय वज्रम् वज्रम् भ्रातृव्याय प्र भ्रातृव्याय प्रप्रभ्रातृव्याय भ्रातृव्याय प्रहरति हरति प्रभ्रातृव्याय भ्रातृव्याय प्रहरति प्रहरति हरति प्रप्रहरत्यरुणभिषङ्गो ऋणभिषङ्गो हरति प्रप्रहरत्यरुणभिषङ्गः हरत्यरुणभिषङ्गो ऋणभिषङ्गो हरति हरत्यरुणभिषङ्गोऽश्वोऽश्वो ऋणभिषङ्गो हरति हरत्यरुणभिषङ्गोऽश्वः अरुणभिषङ्गोऽश्वोऽश्वो ऋणभिषङ्गो ऋणभिषङ्गोऽश्वो दक्षिणा दक्षिणाश्वो ऋणभिषङ्गो ऋणभिषङ्गोऽश्वो दक्षिणा अरुणभिषङ्ग इत्यरुणभिषङ्गः अश्वो दक्षिणा दक्षिणाश्वोऽश्वो दक्षिणैतदेतद्दक्षिणाश्वोऽश्वो दक्षिणैतद् दक्षिणैतदेतद्दक्षिणा दक्षिणैतद्वैव एतद्दक्षिणा दक्षिणैतद्वै एतद्वैव एतदेतद्वै वज्रस्य वज्रस्य वा एतदेतद्वै वज्रस्य वै वज्रस्य वज्रस्य वै वै वज्रस्य रूपगो रूपम् वज्रस्य वै वै वज्रस्य रूपम् वज्रस्य रूपगो रूपम् वज्रस्य वज्रस्य रूपगो समृद्ध्यै समृद्ध्यै रूपम् वज्रस्य वज्रस्य रूपगो समृद्ध्यै रूपगो समृद्ध्यै समृद्ध्यै रूपगो रूपगो समृद्ध्यै समृद्ध्या इति समृद्ध्यै इति षष्ठकाण्डे षष्ठप्रवाटकस्य गणपाठः समाप्तः षष्ठकाण्डः समाप्तः